पहले ध्यान होगा, उसके बाद पूर्व महात्म्य। पहले ध्यान लो। श्री गणेशाय नमः। सात ध्यान साथ में बोलेंगे और गीता है एक श्लोक में ही बोलेंगे, पीछे का आप लोग बोल, ध्यान तो साथ में। ओम शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिविरध्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः स्तुन्वन्ति दिव्यैस्तवे वेदेसांगपदक्रमोपनिषदे गायन्ति यं सामगा ध्यानावस्थितदद्गदेन मनसा पश्यन्ति यं योगिनो यश्शान्तं न विदोसुरासुरगणा देवाय तस्मै नमः देवाय तस्मै नमः। अभी विनियोग। ओम श्री परमात्मने नमः। श्रीमद् भगवद् गीता अता विनियोगः। ओम अस्य श्रीमद् भगवद् गीता माला मंत्रस्य भगवान् वेदव्यास ऋषिः अनुष्टुप् छन्दः श्रीकृष्ण परमात्मदेवता अशोचानन्वशोचस्त्वं प्रज्ञावादांश भाषते इति बीजं सर्वधर्मान् परित्यज्य मामेकशरणं व्रज इति शक्तिः अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इति कीलकं श्रीकृष्णप्रीत्यर्थे पाठे विनियोगः करन्यासः। नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावका इति अङ्गुष्ठाभ्यां नमः। न चैनं क्लेदयन्त्यापो न शोषयति मारुता इति तर्जनिभ्यां नमः। अच्छेद्यो यमदाह्योय मक्लेद्यो शोष्य एव च इति मध्यमाभ्यां नमः। नित्यः सर्वगतस्ताणो रचलोऽयं सनातना इति अनामिकाभ्यां नमः। पश्चिमे पार्थरूपाणि शतशोता सहस्रश इति कनिष्ठिकाभ्यां नमः। नानाविधानि दिव्यानि नानावर्णकृतीनि च इति करतलप्रष्ठाभ्यां नमः। हृदयादिन्यासः नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावका इति हृदयाय नमः। न चैनं क्लेदयन्त्यापो न शोषयति मारुता इति शिरसि स्वाहा। अच्छेद्योऽयमदाह्योय मक्लेद्यो शोष्य एव च इति शिखायै वसत्। नित्यः सर्वगतास्ताणु रचलोऽयं सनातन इति कवचायहुम्। पश्चिमे पार्थरूपाणि शतशोतसहस्रश इति नेत्रत्रयाय वौषट्। नानाविधानि दिव्यानि नानावर्णकृतीनि च इति अस्त्राय फट्। ध्यानम्। ॐ पार्थाय प्रतिबोधिताम् भगवता नारायणेन स्वयम् व्यासेनाग्रथिताम् पुराणमुनिना मध्ये महाभारतम् अद्वैताम्रतवर्षिणीम् भगवती मष्टादशाध्यायिनि मम्मा त्वामनुसन्दधामि भगवत् गीते भवद्वेषिणि। नमोऽस्तु ते व्यासविशालबुद्धे पुल्लरविन्दाय तपत्रनेत्र येन त्वया भारत तैल पूर्णा प्रज्वालितो ज्ञानमया प्रदीप प्रपन्न पारिजाताय तोत्र वेत्रैकपाणये ज्ञान मुद्राय कृष्णाय गीतामृत दुहे नम वसुदेव सुतं देवं कंसचाणूरमर्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं भीष्मद्रोणतटा जयद्रथजला गांधारनीलोत्पला शल्याग्राहवती कृपेण वहनी कर्णेन वेलाकुला अश्वत्थाम विकर्ण घोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पाण्डवैरणनिधि कैवर्त पाराशर्यवचा सरोजममलां गीतार्थगन्धोद्गटम् नानाख्यानकेसरं हरिकथा सम्बोधनाबोधितम् लोके सज्जनषट्पदैरहरः पीपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमला प्रध्वंसिनः श्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् अतः गीतामाहात्म्यम् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतो पुमान् विष्णो परममाप्नोति भयशो गीताध्यानशीलस्य प्राणायामा परस्य च नैव सन्ति पापानि पूर्वजन्मकृतानि च मलनिर्मोचनां पुंसा जलस्नानं दिने दिने सकृद्गीताम्बसिस्नानं संसारामलनाशनं गीतासुगीतकर्तव्या किमन्ये शास्त्रविस्तरे या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृतः भारतामृतसर्वस्वम् विष्णो वक्त्राद्विनिःसृतम् गीता गङ्गोदकम् पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दोग्धा गोपालनन्दना पार्थो वत्स सुधीर्भोक्ता दुग्धम् गीतामृता एकम् शास्त्रम् देवकी पुत्र गीता मेको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्मप्येकम् तस्य देवस्य सेव। अभी प्रथम अध्याय में पहले मैं बोलूंगा, उसके साथ आप लोग बोल। ओम श्री परमात्मने नमः। श्रीमद् भगवद्गीता अतः प्रथमोऽध्यायः। धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुत्सवः संजय उवाच दृष्ट्वा तु पाण्डवानेकं व्योढं दुर्योधनस्तदा पश्येताम् पाण्डुपुत्राणामाचार्या महतीम् चमूम् अत्र शूर महेश्वासा भीमार्जुन समायुधे दृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् युधामन्युश्च विक्रांता उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः अस्माकं तु विशिष्टा ये तान्निबोधादिजोत्तमा नायका मम सैन्यस्य भवान् भीष्मस्य कर्णस्य कृपश्च समितिञ्जयः अन्ये च बहवः शूरा मदर्ते त्यक्तजीवितः अपर्याप्तम् तदस्माकम् बलम् भीष्माभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थितः तच्च संजनयन् हर्षम् कुरु वृद्धा पितामह तदा शङ्काश्च भेर्यश्च पणवानक गोमुखः तदा श्वेतेर्हैर्युक्ते महति चन्दनिश्चितो पाञ्चजन्यम् ऋषिकेशो देवदत्तम् धनञ्जयः अनन्त विजयम् राजा कुन्तिपुत्रो युधिष्ठिरः काशश्च परमेश्वासः शिखण्डी च महारथः द्रुपदो द्रौपदेयाश्च सर्वशा प्रतिवीपते सघोषा धार्तराष्ट्राणाम् हृदयानि व्यधारयत् अथा व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः शस्त्रसम्पाते धनुरुद्रम्य पाण्डवः ऋषिकेशम् तदा वाक्यामिदमाह महीपते अर्जुन उवाच सेनो यो रूपयोर्मध्ये रथम् स्थापय मेच्युत यावदेता निरीक्षेऽहम् योद्धुकामानवस्थितान् कैवर्या सह योद्धव्यम् अस्मिन् रणसमुद्यमे धातराष्ट्रस्य दुर्बुद्धिर्युद्धे प्रियचिकीर्षवः सेनो योरूपयोर्मध्ये स्थापयित्वा रथोत्तमम् उवाच पार्थ पश्यैतान् समवेतान् कुरुन्निति आचार्यान् मातुलान् भ्रात्रान् पुत्रान् पौत्रान् सखींस्तथा तान् समीक्ष्य सकौन्तेयः सर्वान् बन्धूनवस्थितान् कृपया परया विष्टो विशिदन्निदमब्रवीत् अर्जुन उवाच द्रष्ट्वेवम् कृष्णा युयुत्सुम् समुपस्थितम् चीरन्ते मम गात्राणि मुखम् च परिशुष्यते पतुश्च शरीरे मे लोमहर्षश्च जायते गाण्डीवम् त्रंसते हस्ता त्वक्चैव परिदह्यते न च शक्योमवस्तातु भ्रमतीव च मे मनः निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनु पश्यामि हत्वा स्वजनमाहवे न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च किम् नो राज्येन गोविन्द किम् भोगैर्जीवितेन वा एषा मर्त्यकाङ्क्षितम् नो राज्यम् भोगासुखानि च इवेव स्थिता युद्धे प्राणस्त्यक्त्वा धनानि च आचार्यः पितरा पुत्रास्तदेव च पितामह मातुलः श्वशुरः पौत्रः श्यालः सम्बन्धिनस्तथा एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसू अपि त्रैलोक्य राज्यस्य हेतुः किम् नो महि कृते निहत्य धार्तराष्ट्रान्नः का प्रीति साज्जनार्दन पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः तस्मान्नार्र वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् कथम् हत्वा सुखेन स्याम माधव यद्यप्येदेन पश्यन्ति लोभोपहत चेतसः लक्षया कृतम् दोषम् मित्रदोहे च पातकम् गतम् न जेयमस्माभिः पापादस्मानि वर्तितुम् कुलक्षया कृतम् दोषम् प्रपश्यद्भिर्जनार्दन कुलक्षये प्रणश्यन्ति कुलधर्मः सनातनः धर्मेणष्टे कुलम् कृत्स्नम् अधर्मोऽपि भवत्युत अधर्माभिभवात् कृष्ण रत्ना प्रदुष्यन्ते कुलत्रयः शंकरो नरकाये वा कुलघ्नानां कुलस्य च दोषेरैते कुलघ्नानां वर्णशंकरकारकये उत्सन्ना कुलधर्माणां मनुष्याणां जनार्दना अहो वत्त महात्पापं कर्तुं व्यवसिता वयम् इरे माम प्रतिकारामशस्त्रं शस्त्रपाणयः संजय उवाच एवमुक्त्वा अर्जुन असंके रतोपस्ता उपाविशत् ओम तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे अर्जुन विशार योगो नाम प्रथमोऽध्यायः श्रीकृष्णार्पणमस्तु ओम श्री परमात्मने नमः। तथा द्वितीयोऽध्यायः संजय उवाच तम तथा कृपया विष्टामश्रुपूर्णाकुलेक्षणम् श्रीभगवानुवाच कुतस्त्वाकस्मलमिदं विषमे समुपस्थितम् क्लेभ्याम् अस्मगमापार्ता नैतत्त्वयुपपद्यते अर्जुन उवाच कथम् वेश्ममहम् सङ्के द्रोणम् च मधुसूदना गुरून् हत्वा हि महानुभावान् श्रेयो भोक्तुम् वैक्षमपीह लोके न चेदद्विद्वाकतरन्नो गरीयो यद्वा जयेमा यदि वा नो जयेयो न जिजे विषाम स्थेरवस्थितः प्रमुखे दार्तराष्ट्रः कार्पण्य दोषोऽवतात् स्वभावा प्रेच्छामि त्वाम् धर्म सम्मूढचेतः यश्रेयस्यानिश्चितम् ब्रूहि तन्मे शिष्यस्येऽहम् शालिमाम् त्वाम् प्रपन्नम् न हि प्रपश्चामि ममापनुद्या यच्चोकमुच्चोचनमिन्द्रियाणाम् अवाप्य भूमावसपन्द्रमुद्वम् राज्यम् सुराणामपि चाधिपत्यम् संजय उवाच एवमुक्त्वा ऋषिकेशम् गुडाकेशा परन्तप न योऽस्य इति गोविन्दम् उक्त्वा तुष्णीम् बभूव तमुवाच ऋषिकेश प्रहसन्निव भारत श्रीभगवानुवाच अशोचानन्वशोचस्त्वम् प्रज्ञावादांश भाषसे गतासूनागतासुश्चनानुशोचन्ति पण्डितः न त्वेवाहम् जातु नासम् न त्वम् नेमे जनाधिपः न चैव न भविष्यामः सर्वे वयमतः परम् देहिनोऽस्मिन्यदा देहे कौमारम् यौवनम् जरा तथा देहान्तरः प्राप्ते देहस्तत्र न मूल्यते मात्रा स्वर्षास्तु कौन्तेय शीतोष्णा सुख दुःखदः यम् हीना व्यतयन्ते ते पुरुषम् पुरुषर्षभा सुखम् धीरम् सोमृतत्वाय कल्पते नासतो विद्यते भावो नाभावो विद्यते सतः उभयोऽपि दृष्टान्तस्तत्त्वदर्शिभिः अविनाशितु तद्विद्ये येन सर्वमिदम् ततम् विनाशामवयस्यास्य न कश्चित् कर्तुमर्हति अन्तवन्त इमे देहा नित्यश्चोक्ता शरीरिणः प्रमेयस्य तस्माद्युध्यस्व भारत येनम् व्यक्ति हन्तारम् व्यश्चेनम् मन्यते हतम् उभौतौ न विजानीतो नायम् हन्ते न हन्यते न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे वेदा विनाशिनं नित्यं य एवमजमव्ययम् कथं स पुरुष पातकं गातयति हन्तिकम् वासांसि जीर्णानि यता विहाय नवानि गृह्णाति नरोपराणि शरीराणि विहाय जीर्णान्यानि संयाति नवानि नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः चैनं क्लेदयन्त्यापो न शोषयति मारुतः अच्चेद्योयमदायो यामक्लेद्यो शोषयेव च सर्वगतम् स्थाणो रचलोऽयम् सनातनः अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते तस्मादेवम् विलित्वैनम् नानुशोचेतुमर्हसि अतः चैनम् नित्यजातम् नित्यम् वा मन्यसे मृतम् तथापि त्वम् महाबाहो नैवम् शोचेतुमर्हसि जातस्य हि ध्रुवो मृत्यो ध्रुवम् जन्मामृतस्य च तस्मादपरिहार्यर्थे न त्वम् शोचेतुमर्हसि अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तानि धनान्येव तत्र का परिदेवना आश्चर्यवत्पश्चिदिकश्चिदेन माश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वापीनम् वेद न चैव कश्चित् देहे नित्यमवध्योऽयम् देहे सर्वस्य भारत तस्मात् सर्वाणि भूतानि न त्वम् शोचेतुमर्हसि स्वधर्मामपि चावेक्षा न विकम्पितुमर्हसि धर्म्याद्रेद्याच्चेयोऽन्यक्षत्रियस्य न विद्यते यदृच्छया चोपपन्नाम् स्वर्गद्वारामपावृतम् क्षत्रिया पार्थ लभन्ते युद्धमे दृशम् अतः चेत् त्वमिमम् धर्म्यम् सङ्ग्रामम् नाकरिष्यसि अतः स्वधर्मम् कीर्तिम् च हित्वा पापमवाप्स्यसि अकीर्तिम् चापि भूतानि कथयिष्यन्ति देव्ययाम् सम्भावितस्य च कीर्तिर्मरणादतिरिच्यते भयाद्रणादुपरतम् मन्यन्ते त्वाम् महारथः येषाम् च त्वम् बहुमतो भूत्वा यास्यसि लाघवम् अवाच्य वादांश्च बहून् वदिष्यन्ति तवाहितः निन्दन्नस्तव सामर्थ्यम् ततो दुःखतरम् नुकिम् अतो वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसि महीम् तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः सुखदुःखे समे कृत्वा लाभालाभो जया जयो ततो युद्धाय युज्यस्व नैव पापमवाप्स्यसि एषा ते विहिता साङ्ख्ये बुद्धिर्योगे त्विमाम् शृणु बुद्धया युक्तो यया पार्थ कर्मबन्धम् प्रहस्यसि नेहाविक्रमनाशोऽस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धेरेकेह कुरु नन्दन बहुशाखायनन्ताश्च बुद्धयो व्यवसायिना यामिमाम् पुष्पिताम् वाचम् प्रवदन्त्या विपच्चितः वेदवादरतः पार्थ नान्यदस्तीति वादिनः कामामात्मना स्वर्गपरा जन्म कर्मा फलाप्रदाम् विशेष बहुलाम् भोगैश्वर्य गतिम् प्रति भोगैश्वर्य प्रसक्तानाम् तया परितचेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते त्रैगुण्या विषया वेदा नित्रैगुण्यो भवार्जुन निर्दङ्गो नित्यसत्त्वस्थो निर्योग क्षेम आत्मवान् यावानर्त उदापाने सर्वदा सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारश्च मा फलेषु कदाचन कर्म फलहेतुर्भूर्मा ते सङ्गोत्स्वकर्मणि योगस्ता कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्धयो सिद्धयोः समो भूत्वा समत्वम् योगमुच्यते दूरेण ह्यवरम् कर्म बुद्धियोग धनञ्जय युद्धौ शरणमन्विच्छ कृपणः फलहेतवः बुद्धियुक्तो जहतीह उभे सुकृत दुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् कर्मजम् बुद्धियुक्त हे फलम त्यक्त्वा मनीषिणः पदम गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिर्व्यतितरिष्यते तदा गन्तासि निर्वेदम् श्रोतवस्य श्रुतस्य च सुदेवि प्रतिपन्नादे यदा स्थास्यति निश्चला समाधावचला बुद्धिस्तदा योगमवाप्स्यसि अर्जुन उवाच चितप्रज्ञस्य का भाषा समाधिस्तस्य केशव चितादिः किम् प्रभाषेत किमासीत व्रजेत किम् श्रीभगवानुवाच प्रजाति यदा कामान् सर्वान् पार्ता मनोगतान् आत्मनेवात्मना तुष्ट स्थित प्रज्ञस्तदुच्यते दुःखेषु नुद्विग्न मनः सुखेषु विगत स्पृह राग भय क्रोध स्थित धीर्मुनिरुच्यते य सर्वत्र न विस्नेहात् तत्तत् प्राप्या शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता यदा संवर्धे चायम् कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणेन्द्रियार्थेभ्य तस्य प्रज्ञा प्रतिष्ठिता विषया विनिवर्तन्ते निराहारश्च देहिनः सोऽप्यस्य परम् दृष्ट्वा निवर्तते यततो ह्यपि कौन्तेया पुरुषश्च विपच्चितः इन्द्रियाणि प्रमादीनि हरन्ति प्रसमम् मनः तानि सर्वाणि संयम्या युक्त आसीदमत्परः शरीरस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ध्यायतो विषयान् पुंसा सङ्गस्तेष्वुपजायते सङ्गात् सञ्जायते काम कामात् क्रोधोऽपि जायते क्रोधाद्भवति सम्मोहा सम्मोहास्मृति बिभ्रमः ब्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति रागद्वेषायुक्तैष्टो विषयेन्द्रियैश्चरान् आत्मवश्यैर्विधेयात्मा प्रसाद परिगच्छति प्रसादे सर्वदुःखानाम् हानिरश्चोपजायते प्रसन्न चेतसो याशो बुद्धि पर्यवतिष्ठते नास्ति बुद्धेरयुक्तस्य न चायुक्तस्य भावना च भावयतः शान्तिरशान्तस्य कुतः सुखम् इन्द्रियाणाम् हि चरताम् यन्मनोनु विधीयते तदस्य हरति प्रज्ञाम् वायुर्नाम विभाम्भसि तस्मादस्य महाभावो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता यानि सा सर्वभूतानाम् तस्याम् जागर्ति संयमे यस्याम् जागर्ति भूतानि सा निशा पश्यतो मुनिः आपूर्यमाणामचल प्रतिष्ठाम् समुद्रमापः प्रविशन्ति यद्वत्कामायम् प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामे विहाय कामान्यः सर्वान् पुमाश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्ति प्रतिगच्छति एषा ब्राह्मिशिरे पार्ता नैनाम् प्राप्य विमुह्यते स्थित्वा स्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छति ॐ तत्सदिरे श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तुः ॐ श्रीपरमात्मने नमः अथ तृतीयोऽध्यायः अर्जुन उवाच जायसीतेत् कर्मणस्ते मता बुद्धि जनार्दन किम् कर्मणि घोरे माम् नियोजयसि केशव व्यामिश्रेणेव वाक्येन बुद्धिम् मोहयसि जीव मे एकम् वद निश्चित्य येन श्रेयो ममाप्नुयात् श्रीभगवानुवाच लोकेऽस्मिन् द्विधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिनाम् न कर्मणा मनारम्भा नैष्कर्म्यम् पुरुषोऽश्नुते सन्न्यासनादेव सिद्धिम् समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृते कार्यते यवश कर्म सर्वः प्रकृतिचैर्गुणैः कर्मेन्द्रियाणि संयम्य याश्ते मनसा स्मरन् इन्द्रियार्थान् विमूढा मिथ्याचारः समुच्यते यस्मिन्द्रियाणि मनसा नियम्या रभतेऽर्जुन कर्मेन्द्रे कर्मयोगम् असक्त स विशिष्यते नियतम् कुरु कर्म त्वम् कर्म ज्यायो ह्य कर्मणः यज्ञार्ता कर्मणो अन्यत्र लोकोऽयम् कर्म बन्धनः कर्म कौन्तेय मुक्त संघ समाचर। स यज्ञा प्रजा सृष्ट्वा पुरोवाच प्रजापतिः देवान् भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः श्रेय परम वाप्स्यथ इष्टान् भोगानि वो देवा दास्यन्ते यज्ञभावितः यज्ञशिष्टाशिना सन्तो मुच्यन्ते सर्वकिल्मिषे पूजन्ते ते त्वदं पापाये पचन्यात्मकारणात् अन्नाद्भवन्ति भूतानि पर्जन्यादन्न सम्भवः कर्म ब्रह्मोद्भवं विद्ये ब्रह्माक्षर समुद्भवम् तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तायति हयः यस्त्वात्मरतिरेव स्यादात्मा तृप्तस्य मानवः आत्मनेव च सन्तुष्ट तस्य कार्यं न विद्यते नैवं तस्य कृतेनार्थो न कृतेनैव कश्चन न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः तस्मादरक्तरदं कार्यं कर्मा समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः कर्मण्येव इदं सिद्धा माश्चिता जनकादयः सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठा तत्तदेवेतरो जनः यत् प्रमाणम् कुरुते लोकस्तद् अनुवर्तते न मे पार्थस्य कर्तव्यम् त्रिषु लोकेषु किञ्चन वाप्तव्यम् वर्त एव च कर्मणि यदेहम् न वर्तेयम् जातु कर्मण्यतन्द्रितः वर्तन्ते मनुष्यः पार्थ सर्वशः उश्चिरेयुरिमे लोका न कुर्याम् कर्म चेदहम् शङ्करस्य च कर्तास्यामुपहन्यामि महाप्रजः सक्तकर्मण्य विद्वांसो यथा कुर्वन्ति भारत कुर्यान्विता तथा सक्तश्चिकीर्षु लोक सङ्ग्रहम् न बुद्धिर्भेदम् जनयेदज्ञानाम् कर्म सङ्गिनाम् दूषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् हृदे क्रियमाणानि गुणे कर्माणि सर्वजः मूढात्मा कर्ताहमिति मन्यते तत्त्ववित्त्वमहाभावो गुणकर्मा विभागयोः गुणेषु वर्तन्त इति मत्वा न सज्जते कृते गुणसम्मूढः सज्जन्ते गुणकर्मसु तान् कृत्स्नन् विलोमन्तान् कृत्स्नन् भिन्नम् विचालये मयि सर्वाणि कर्माणि सन्न्यस्याद्यात्मचेतसा निर्ममो भूत्वा युधस्व विगतज्वरः ये मे मतमिदम् नित्यमनुतिष्ठन्ति मानवः न सूयन्तो मुच्यन्ते तेऽपि कर्मभिः एत्वेतदभ्य सूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञान विमूढांस्तान् विद्वे नष्टान चेतसः तदृशम् चेष्टते स्वस्यः प्रकृते ज्ञानवानपि प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति इन्द्रियश्चिन्द्रियाश्चार्थे रागद्वेषो व्यवस्थितौ तयोर्नावशमागच्छेतौ हस्य परिपन्थिनौ श्रेयान् स्वधर्मो विगुणा परधर्मास्वनुष्ठ स्वधर्मे निधनम् श्रेयः परधर्मो भयावहः अर्जुन उवाच अत केनाप्रयुक्तोऽयम् पापम् चरति पूरुषः निचानपि वर्षिण्यः फलादेव नियोजितः श्रीभगवान् उवाच काम एषा क्रोध एषा रजो गुणसमुद्भवः शनो महापाप्मा विद्वेना विहवैरिणम् धूमेनाव्रियते वह्निर्यता दर्शो मलेन च यथोल्बेनावृतो गर्भस्तथा तेनेदमवृतम् आवृतम् ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा रूपेण कौन्तेय दुष्पुरेण मलेन च इन्द्रियाणि मनो बुद्धिरस्यादिष्टानमुच्यते यत्केश ज्ञानमावृत्य देहिनम् तस्मा त्वमिन्द्रियण्यादो नियम्या भरतर्षभा पाप्मानम् प्रजहेहेनम् ज्ञान विज्ञाननाशनम् इन्द्रियाणि पराण्याहोरिन्द्रियेभ्यः परम् मनः सस्तु परा बुद्धिर्यो बुद्धेः परतस्तु स एवम् बुद्धे परम् बुद्ध्वा संस्तव्यात्मनमात्मना जये शत्रुम् महाबाहो कामरूपम् दुरासदम् ॐ तत्सदिरे श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः श्रीकृष्णार्पणमस्तुः ॐ श्रीपरमात्मने नमः अथाचतुर्थोऽध्यायः श्रीभगवानुवाच इमम् विवस्वदे योगम् प्रोक्तवानामव्ययम् एवम् परम्परा प्राप्तामिमम् राजर्षयो विदुः महता योगो नष्ट परंतप यम मया चेद्य योग प्रोक्ता पुरातन से मे सखा चेति रहस्यम हेतदुत्तम अर्जुन उवाच अपरम भवतो जन्म परम जन्म विवत्पत मे तद्विजानी यम त्वमादो प्रोक्तवान् इति बहुने मे विदितानि जन्मानि तव चार्जुन वेद सर्वाणि न त्वं वेत्थ परन्तप अजोऽपि सन्न अव्ययात्मा भूतानामीश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय संभवात्मात्ममायया यदा यदा धर्मश्च ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् संस्थापनार्थाय सम्भवामि युगे युगे जन्म कर्म च मे दिव्यामेवं यो वेत्ति तत्त्वतः देहं पुनर्जन्म नैति मामेति सोऽर्जुन वीररागाभय क्रोधा मन्मया मामुपाश्रितः ज्ञान तपसा पूता मद्भावमागत ते यदा मां प्रपद्यन्ते तां तदेव भजाम्यहम् वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वशः काङ्क्षन्ता कर्मणां सिद्धिं यजन्त इह देवतः ब्रह्मे मानुषे लोके सिद्धिर्भवति कर्मजा चातुर्वण्यमया सृष्टं गुणकर्म विभागशः कर्तारमपि मां विद्वय कर्तारमव्यय न मां कर्मणि लिम्पन्ति न मे कर्म फलेत्प्रियः मां यो विजानाति कर्मभिर्न सबध्यते एवं जात्वकृतं कर्म पूर्वे मुक्षुभिः कर्मैव तस्मात् त्वं पूर्वै पूर्वतरं कृतम् किं कर्म किमकर्मेति गवयोऽप्यत्र मोहितः ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसेषु कर्मणो यपि बोधव्यं बोधव्यं च विकर्मणः कर्मणश्च बोधव्यं कः न कर्मणो गति कर्मण्या कर्मण्या पश्येदकर्मणि च कर्मयः बुद्धिमान् मनुष्येषु संयुक्तः कृत्स्न कर्म यस्य सर्वे समारम्भा कामसङ्कल्पवर्जितः ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितम् त्यक्त्वा कर्मबलासङ्गम् नित्यतृप्तो निराश्रयः प्रवृत्तोऽपि नैव किञ्चित् करोति सः निराशीर्यतचित्तात्मा त्यक्त सर्वापरिग्रह शरीरम् केवलम् कर्म कुर्वन्नाप्नोति कीदृशम् यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः सिद्धावसिद्धौ च कृत्वापि न निबध्य गररङ्गस्य मुक्तस्य ज्ञानावश्चिरजेरतः यज्ञाचारतः कर्म समग्रम् प्रविलीयते ब्रह्मार्पणम् ब्रह्महवेर्ब्रह्माग्नो ब्रह्मणा दैवमेवापरे यज्ञम् योगिना पर्युपासते श्रोत्रादीनिन्द्रियाण्यन्ये संयमाग्नेषु जोवति सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे द्रव्ययज्ञादपो यज्ञ योगयज्ञादतापरे अपाने जुह्वति प्राणम् प्राणे पानम् तदापरे अपरे नियताहारा प्राणान् प्राणेषु युवते यज्ञशिष्टामृतभुजो याति ब्रह्म सनातनम् एवं बहुविधा यज्ञा विदधा ब्रह्मणो मुखे श्रेयान् द्रव्यमया यज्ञा ज्ञानयज्ञा परन्तप तद्विद्ये प्रणिपातेन परिपृष्णेन सेवया यज्ञात्वा न पुनर्मोहामेवं व्यास्यसि पाण्डव अविचेदसि पापेभ्य सर्वेभ्य पापकृत्तमः यदेदांसि समेतोऽग्ने भस्मसात् कुरुतेऽर्जुन सर्वकर्माणि ज्ञानेन सदृशम् पवित्रामिह विद्यते स्वयं योग संसिद्ध काले नात्मनि विन्दति श्रद्धावान् लभते ज्ञानम् तत्परा संयतेन्द्रियः ज्ञानम् लद्वा पराम् शान्तिम् अचिरेणाधिगच्छति अज्ञश्च तद्दानश्च संशयात्मा विनश्यति नायम् लोकोऽस्ति न परो न सुखम् संशयात्मनः योगादन्यस्तकर्माणाम् ज्ञानसञ्चिन्न संशयम् आत्मवन्तम् न कर्माणि निबध्नन्ति धनञ्जय तस्मादज्ञानसम्भूतम् हृष्टम् जानाशिनात्मनः संशयम् योगम् सतिष्ठो तिष्ठ भारत ॐ तत्सदिरे श्रीमद्भगवद्गीतासोपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः श्रीकृष्णार्पणमस्तुः ॐ श्रीपरमात्मने नमः तथा पञ्चमोऽध्यायः अर्जुन उवाच सन्न्यासम् कर्मणाम् कृष्ण पुनर्योगम् च शंसे यच्छेयेतयोरेकम् तन्मे ब्रूहि सुनिश्चितम् श्रीभगवानुवाच संन्यास कर्मयोग निश्रेयस करा उभो कर्म संन्यास कर्मयोगो विशिष्यते श्रेयस नित्य संन्यासी यो न द्वेष्टि न कांक्षति निर्दंगो हि महाबाहो सुखं बन्धात् प्रमुच्यते सांख्य योगो व्रतग्वाला प्रवदन्ति न पंडितः एकमप्यासितः सम्यक् उभयोर्विन्दते फलम् यः सांख्ये प्राप्यते स्थानं तद्योगैरपि गम्यते एकं सांख्यं च योगं च यः पश्यति संन्यासत्तु महाभावो दुःखमाप्तुम योगतः योगयुक्तो मुनिर्ब्रह्मा न चिरेणादि गच्छति योगयुक्तो विशुद्धात्मा विजितात्मा विजेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमि ते युक्तो मन्येत तत्त्ववेत् पश्यन् शृण्वन् स्पशन् जिघ्नन् नश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ब्रह्मण्यादाय कर्माणि सङ्गम् त्यक्त्वा करोति यः लिप्यतेन स पापेन पद्मपत्रमिवाम्भसा कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वात्मशुद्धये युक्ता कर्मफलम् त्यक्त्वा शान्तिमाप्नोति नैष्टिकीम् अयुक्ता कामकारेण फले सक्तो निबध्यते सर्वकर्माणि मनसा सन्न्यस्याश्चे सुखम् वशी द्वारे पुरे देहि नैव कुर्वन्न कारयन् न कर्तृत्वम् न कर्माणि लोकस्या सृजते प्रभुः कर्म फलसंयोगम् स्वभावस्तु प्रवर्तते न दत्ते कस्यचित् पापम् न चैवम् सुकृतम् विभुः ज्ञानेनावृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ज्ञानेन तु तदज्ञाना येषाम् नाशितमात्मनः येषामादितवज्ज्ञानम् प्रकाशयति तत्परम् तद्बुद्ध्या तदात्मानस्तन्निष्ठा तत्परायणः पश्यत्या पुनरावृत्तिम् ज्ञानि निर्धूत कल्मषः विद्या विनय सम्पन्ने ब्राह्मणे गविहस्तिने शुनि चैव श्वपाके च पण्डितः समदर्शिनः यहैवातैर्यदा सर्गो येषाम् साम्ये स्थितम् मनः दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थितः न प्रतिजयेत् प्रियम् प्राप्य नो द्विजयेत् प्राप्य चाप्रियम् धीरबुद्धिरसम्मूढो ब्रह्म विद्ब्रह्मणि स्थितः बाह्यस्वस्येषु सक्तात्मा विन्दत्यात्मनि यत्सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् भक्षयमश्नुते येहि संस्पर्शजा भोगा दुःखयोनय एव ते आद्यन्तमन्तः कौन्तेय न ते शूरमते बुधः शक्नोति हैवया सोढुम् प्राक्शरीर विमोक्षणात् क्रोधोद्भवम् वेगम् संयुक्तः स सुखी नरः योऽन्ता सुकुरन्तराराम् तदान्तर्ज्योतिरेव यः योगी ब्रह्म निर्वाणम् ब्रह्म भूतोऽधि गच्छति लभन्ते ब्रह्म निर्वाणाम् ऋषयाक्षीण कल्मषः यदात्मानः सर्वभूत हि ते रतः कामक्रोधाभियुक्तानाम् यतीनाम् यतचेतसा भीतो ब्रह्म निर्वाणम् वर्तते विदितात्मवान् स्पर्शान् कृत्वा वैर्वायाम् चक्षु चैवान्तरे ब्रुः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणः यदेन्द्रियमनो बुद्धिर्मुनिर्मोक्षपरायणः विगतेच्छाभय क्रोध यः सदा मुक्त एव सः भोक्तारम् यज्ञतपसाम् सर्वलोका महेश्वरम् सूरदम् सर्वभूतानाम् ज्ञात्वा माम् शान्तिम् रक्षति ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः श्रीकृष्णार्पणमस्तु ॐ श्रीपरमात्मने नमः अथा षष्ठोऽध्यायः श्रीभगवानुवाच अनाश्रिता कर्मफलम् कार्यम् कर्म करोति यः सन्न्यासी च योगी च नरिरग्निः न चाक्रियः यम् सन्न्यासमिति प्राहुर्योगम् तम् विद्धि पाण्डव यः सन्न्यस्तः सङ्कल्पो योगी भवति कश्चन आरुरुक्षोर्मुनिर्योगम् कर्म कारणमुच्यते योगारुढस्य तस्यैव शम कारणमुच्यते यराहीनेन्द्रियार्थेषु न कर्मत्वनुशोच्यते सर्वसङ्कल्प सन्न्यासी योगारुढस्तदुच्यते उद्धरेरात्मनात्मानम् नात्मानम् अवसादये आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः बन्धुरात्मननात्मस्तु तस्य येनेत्मैव न जितः आत्मनस्तु शत्रुत्वे वर्तेत्तात्मैव शत्रु यदात्मना प्रजान्तस्य परमात्मा समाहितः सुखदुःखेषु तथा मानापमानयो ज्ञानविज्ञानदीप्तात्मा कूटस्थो विजितेन्द्रियः इत्युच्यते योगे समलोष्टस्म काञ्चन दुरान्मित्र उदासीन मध्यस्थ द्वेष बन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते योगे युञ्ज गीतरदात्मा रहजे स्थित चित्ता जैसे पृष्ठाप्याशरमासनमात्मनः त्रेकाग्रमणाकृत्वा यदा चित्तेन्द्रियाक्रियः उपविश्यासने योग्यद्योगमात्मा विशुद्धये समं कायाशिरोग्रीवं धारयन्न जलं चिरः प्रेक्षनासिकाग्रं स्वं दिशश्चानवलोकयन् प्रशान्तात्मा विगतभिर्ब्रह्मचारी वृते स्थितः संयमच्चित्तो युक्त आसीत् मत्परः युञ्जन्नेव सदात्मानं योगे नियतमानसः शान्तिं निर्वाण परमं मत्सन् सन्मति गच्छति नात्यत्नस्तु योगोष्टेन चेकान्ता मनश्नतः स्वप्नशीलस्य जाग्रतो नैव चार्जुन युक्ताहार विहारस्य युक्तचेष्टस्य कर्मसु स्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चित्तामात्मन्नेवावतिष्ठते निःस्पृह सर्वकामेभ्यो युक्त इत्युच्यते तदा यदा रीपो निवातस्तु निङ्गते सोमपात्मृता योगिनो यत चित्तस्य युज्यतो योगमात्मनः यत्रोपनमते चित्तं निरुद्धं योगसेवया यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति सुगामात्यन्तिकं यत्तद् बुद्धिर्ग्राह्यामतीन्द्रियम् यत्र न चैवायं स्थितश्चलति तत्त्वतः यं लब्ध्वा चापरं लाभं मन्यन्ते नाधिकं ततः यस्मिन् स्थितो न दुःखेन गुरुणापि विचल्यते तं विद्या दुःखसंयोगा वियोगं योगाञ्जितम् निश्चयेन योक्तव्यो योगो निर्विण्ण चेतसा सङ्कल्प प्रवान् कामान् त्यक्त्वा सर्वान् अशेषता सेवेन्द्रियाग्रामं विनीयम्य समन्ततः शने शनैरुपरमेद्बुद्ध्या धृतिगृहीतया आत्मसंस्तम्भन कृत्वा न किञ्चिदपि चिन्तये यतो यतो निश्चरते मना चञ्चलमस्थिरम् ततस्ततो नियमेत्यादत्मन्नेव वशं नये प्रशान्ता मनसा हेनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् युञ्जन्नेव सदात्मानं योगे विगतकल्मषः येन ब्रह्म संस्पश्यम् अत्यन्तं सुखमश्नुते सर्वभूतस्तमात्मानं सर्वभूतानि चात्मनि दीक्षते योगयुक्तात्मा सर्वत्र समदर्शनः यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति अहं न प्रणश्यामि स च मे न प्रणश्यति सर्वभूताचितं यो मां भजत्येकत्वमाश्रितः सर्वथा वर्तमानोऽपि स योगी मयि वर्तते आत्मौपमेन सर्वत्र समं पश्यति योऽर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः अर्जुन उवाच योऽयं योग त्वया प्रोक्ता साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वा स्थितिं स्थिरं चञ्चलं मे मनः कृष्णा प्रमादे बलवद्दृढम् तस्याहं निग्रहं मन्ये वायोरेव सुदुष्करम् हरे भगवान् उवाच असंशयं महाभावो मनो दुर्निग्रहचलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते असंयतात्मना योगो दुष्प्राप्ता इति मे मते पश्यात्मना तु यतता शक्यो वाप्नु उपायतः अर्जुन उवाच अयति सद्दयोपेता योगश्चलितमानसः प्राप्य योग संसिद्धिं कं गतिं कृष्ण गच्छति कश्चिन्नो वयावृष्टस्ता छिन्नाभ्रमिव नच्यते अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण एतन्मे संशया कृष्णा चत्वमर्यस्य शेषता संशयस्यास्य चेता नयुपपद्यते श्री भगवान् उवाच पार्थनैवेत्र नामुत्रा विनाशस्तस्य विद्यते कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वते समः अथवा योगिनामेव कुले भवति धीमताम् दुर्लभतरं लोके जन्म यदि तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् पूर्वाभ्यासेन तेनैव रीयते हवशोऽपि सः प्रयत्नायतमानस्तु योगी संशुद्ध किल्मिषः तपस्व्यो विदुको योगी ज्ञानिभ्योऽपि मतोऽधिकः कर्मिभ्यश्चाधिको योगी तस्माद्योगी पवार्जुन योगिनामपि सर्वेषाम् मद्गतेनान्तरात्मना दावान् लभते यो मां समे युक्त तमो मतः ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः श्रीकृष्णार्पणमस्तु ॐ श्रीपरमात्मने नमः अतः सप्तमोऽध्यायः श्रीभगवानुवाच मय्यासक्त मना पार्ता योगम युञ्जन् मदात्रयः संशयम् समग्रम् मम यथा ज्ञास्यसि तच्छृणु ज्ञानम् देहम् सविज्ञानामिदम् वक्ष्याम्यशेषतः यज्ज्ञात्वानेह पुण्योऽन्यज्ञातव्यम् अवशिष्यते मनुष्याणाम् सहस्रेषु कश्चिद्यररिसिद्धये तदामपि सिद्धानाम् कश्चिन्माम् वेत्ति तत्त्व भूमिरापो नलो वायो खम् मनो बुद्धिरेव च अहङ्कार इतीयम् मे भिन्ना प्रकृतिरष्ट अपरेयामितस्त्वन्याम् प्रकृतिम् विद्धि मे पराम् जीवभूताम् महाबाहो येदम् धार्यते जगत् एतद्योनीनि भूतानि सर्वाणित्युपधारय कृत्स्नस्य जगतः प्रभव प्रलय मत्ता परतरम् नान्यात् किञ्चिदस्ति धनञ्जय मयि सर्वमिदम् प्रोतम् सूत्रे मणिगणा इव रसोऽहमप्सु कौन्तेया प्रभास्मि शिशुसूर्ययो सर्ववेदेषु शब्दखे पौरुषम् दृश्य पुण्यो गन्धपृथिव्याम् च तेजश्चास्मि विभावसो जीवनम् सर्वभूतेषु तपश्चास्मि तपस्विषु बीजम् माम् सर्वभूतानाम् विद्ये पार्था सनातनम् बुद्धिर्बुद्धिर्मतामस्मि तेजस्तेजस्विनामहम् बलम् बलवता चाहम् कामरागा विवर्जितम् कर्माविरुद्धभूतेषु कामोऽस्मि मदतश्व एतैव सात्विका भावा राजसस्तामसाश्च ये मत्त एवेति तम् विद्विन त्वम् तेषु ते मयि त्रिविर्गुणमयैर्भावैरेवि सर्वमिदम् जगत् इदम् नाभिजानाति मामेभ्य परमव्ययम् दैविहेषा गुणमये मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेताम् तरन्ति ते न माम् दुष्कृतनो मोढा प्रपद्यन्ते नराधमः मायया पृथग्ज्ञान आसुरम् भावमाश्रितः चतुर्विधा भजन्ते माम् जना सुकृतनोऽर्जुनो आर्तो जिज्ञासुरर्थाति ज्ञानी च भरतर्षभ तेषाम् ज्ञानि नित्ययुक्ता एकभक्तिर्विशिष्यते यो हि ज्ञानिनोऽत्यर्थम् अहम् स च मम प्रियः उदारा सर्व एवैते ज्ञानीत्वात्मैव मे मतम् बहूनाम् जन्मनामन्ते ज्ञानवान् माम् प्रपद्यते वासुदेव सर्वमिति स महात्मासु दुर्लभ कामेष्टैष्टैरिता ज्ञाना प्रपद्यन्त्यन्यदेवतः तम् नियममास्थाय प्रकृत्या नियता स्वयम् यो यो याम्याम् तनो भक्ता श्रद्धयार्चितुमिच्छति तस्य तस्याञ्चलाम् श्रद्धम् तामेव विददाम्यहम् स तया श्रद्धया युक्ता तस्याराधनमीहते भवते च ततः कामान्मय्येव विहितान् हितान् अन्तवत्तु फलम् तेषाम् तद्भवत्यल्पमेधसाम् देवयजोयान्ति मद्भक्ता यान्ति मामपि अव्यक्तम् व्यक्तिमापन्ना मन्यन्ते मामबुद्धया भावमजानन्तो मम व्ययम् अनुत्तमम् नाहम् प्रकाश सर्वस्य योगमाया समावृतः योऽयम् नाभिजानाति लोको मामजमव्ययम् वेदाहम् समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि माम् तु वेदन कश्चन इत्यद्वेषमुत्तेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहम् सर्वे यान्ति परन्तप येषाम् त्वन्तगतम् पापम् जनानाम् पुण्यकर्मणा द्वन्द्वमोह निर्मुक्ता भजन्ते माम् दृढव्रत जरामरणमोक्षाय मामाश्रित्या यतन्ति ये ब्रह्म तद्विदुः कृत्स्नम् मध्यात्मम् कर्म चाख्य सादिभूतादिदैवम् माम् सार्यज्ञा च ये विदुः प्रयाणकालेऽपि च माम् ते विदुर्यक्तचेतसः ॐ तत्सदिरे श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः श्रीकृष्णार्पणमस्तु अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किमुच्यते अधियज्ञः कथम् कोऽत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथम् गेयोऽसि नियतात्मभिः श्रीभगवानुवाच अक्षरम् ब्रह्म परमम् स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गः कर्म सञ्जितः अधिभूतम् क्षरोभाव पुरुषश्चादिदैवतम् अधियज्ञोऽहमेवात्र देहे देह भृताम्बर अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् यः प्रयाति समद्भावम् याति नास्त्यत्र संशयः यम् यम् वापि स्मरन्भावम् त्यजत्यन्ते कलेवरम् तम् तमेवेति कौन्तेय सदा तद्भाव भावितः तस्मात् सर्वेषु कालेषु माम् मनुस्मरयुध्य च मयि अर्पेतमनो बुद्धिर्मामे वैश्यस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यगामिन परमम् पुरुषम् दिव्यम् याति पार्थानुचिन्तयन् कविम् पुराणम् मनुषासितारम् अणोरणीयान् समनुस्मरेद्य सर्वस्य दातारमचिन्त्य रूपम् आदित्यवर्णम् तमसः परस्तात् प्राणकाले मनसाचरेण भक्त्यायुक्तो योगबलेन चैव ब्रुवोर्मध्ये प्राणमावेश सम्यक् सतम् परम् पुरुषमुपैति दिव्यम् यदक्षरम् वेद विदो वदन्ति विशन्ति यद्यतयो वीतराः यदिच्छन्तो ब्रह्मचर्यम् चरन्ति तत्ते पदम् सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृदि निरुद्ध्य च मूर्ध्यादात्मानः प्राणम् अस्तितो योगधारणम् ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् य प्रयाति तजम् देहम् स याति परमम् गतिम् अनन्यचेताः सततम् यो माम् स्मरति नित्यशः तस्याहम् सुलभ पार्थ नित्ययुक्तस्य योगिनः पुनर्जन्म दुःखालयम् शाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गतः आब्रह्म भुवनान् लोकाः पुनरावर्तिनोऽर्जुन तामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुग पर्यन्तम् अहर्ष ब्रह्मणो विदुः रात्रिम् युग सहस्रान्ताम् तेहो रात्र विदौ जनः अव्यक्ताद्व्यक्तयः सर्वा प्रभवन्त्यगमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त सज्जके भूतग्रामस्य एवायम् भूत्वा भूत्वा प्रलीयते रात्र्योगमे वशः पार्थ प्रभवत्यहरागमे परस्तस्मात्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति अव्यक्तोत्तर इत्युक्तस्तमाहु परमाम् गतिम् यम् प्राप्य न निवर्तन्ते तद्धाम परमम् मम पुरुषस्य परपार्थ भक्त्या लभ्यस्त्वनन्यया यस्यान्तस्थानि भूतानि येन सर्वमिदम् ततम् यत्र काले त्वनावृत्तिम् आवृत्तिम् चैव योगिनः प्रयातायान्तितम् कालम् वक्ष्यामि भरतर्षव अग्निर्ज्योतिरः शुक्ल षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म विदो जनः तत्र चान्द्रमसम् ज्योतिर्योगी प्राप्य निवर्तते शुक्लकृष्णे गति शाश्वते मते एकया यात्यनावृत्तिम् अनन्या वर्तते पुनः तस्मात् सर्वेषु कालेषु योगयुक्तो भव अर्जुन वेदेषु यज्ञेषु तपस्सु दानेषु यत्पुण्यफलम् प्रदिष्टम् अत्येति तत्सर्वमिदम् विदित्वा योगे परस्थानमुपैति चाद्यम् ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः श्रीकृष्णार्पणमस्तु ओम श्री परमात्मने नमः अथ नवमोऽध्यायः श्रीभगवानुवाच इदस्तु ते गुह्यतमम् प्रवक्ष्याम्यनसूयवे ज्ञानम् विज्ञानसहितम् यज्ज्ञात्वा भोक्ष्यसे शुभान् राजविद्या राजगुह्यम् पवित्रमिदमुत्तमम् प्रत्यक्षावगमम् धर्म्यम् ससुखम् कर्तुमव्ययम् अश्रद्धधाना पुरुषा धर्मस्यास्य परन्तप अप्राप्य माम् निवर्तन्ते मृत्यु संसार वर्त्मनि मया तदमिदम् सर्वम् जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहम् तेष्वस्थितः भूतानि पश्यमे योगमेश्वरम् भूतभृण्णा च भूतस्थो ममात्मा भूतभावनः यथाकाशस्थितो नित्यम् वायु सर्वत्र गोमः तथा सर्वाणि भूतानि मत्स्था नित्योपधारय सर्वभूतानि कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिम् स्वामविष्टव्य विसृजामि पुनः पुनः भूतग्राममिमम् कृष्णम् अवश्यम् प्रकृतेर्वशात् तानि कर्माणि धनञ्जय उदासीनवदासीनम् वसक्तम् तेषु कर्मषु मयाध्यक्षेण श्रूयते हेतुनानेन कौतेय जगद्भि परिवर्तते अवजानन्ति माम् मूढा मानुषीम् तरुमाश्रितम् परम् भावमजानन्तो मम भूत महेश्वरम् मोघाशा मोघ कर्माणो मोघ ज्ञानाविचेतसः राक्षसीमासुरीम् चैव प्रकृतिम् मोहिनीम् श्रितः महात्मनस्तु माम् पार्थ दैवीम् प्रकृतिमाश्रितः भजन्त्यानन्द अन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततम् कीर्तयन्तो माम् निरन्तश्च नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहम् क्रतुरहम् यज्ञ स्वदाहमहमौषधम् मन्त्रोऽहम् अहमेवाज्यम् अहमग्निरहम् हुतम् पिताहमस्य जगतो माता धाता पितामहः वेद्यम् पवित्रम् ओङ्कार ऋक्साम यजुरेव च निर्मर्ता प्रभु साक्षी निवास शरणम प्रभव प्रलय स्थान निधान बीजम अव्ययम निगृह्याम सजामि अमृतम चैव मृत्युश्च सदः सच्चाहम् अर्जुन सोम पापोत पाप यज्ञेरिष्ट्वा सुर्गतिम् दासयन्ति ते पुण्यमाशाद्य सुरेन्द्र लोका मश्नन्ति दिव्यान् दिविदेव भोगान् एतम् भुक्त्वा स्वर्गलोकम् निशा क्षीणे पुण्ये मध्यलोकम् विशन्ति एवम् त्रयी धर्ममनुप्रपन्ना गता गतम् काम कामा लभन्ते अनन्यचिन्तयन्तो माम् ये जना पर्युपासते येषाम् नित्याभियुक्तानाम् योगक्षेमम् वहाम्यहम् एप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः एपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम् अहम् मे सर्वयज्ञानाम् भोक्ता च प्रभुरेव च न तु मामपि जानन्ति तत् े नास्तश्च वन्ति ते यान्ति देवकृता देवान् वित्रेण यान्ति भूतानि यान्ति भूते जायन्ति मध्याजिनोऽपि माम् भद्रम् पुष्पम् फलन्तोऽयम् यो मे भक्त्या प्रयच्छति तदाहम् भक्तुपयतम् अश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोऽसि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवम् मोक्ष्यसे कर्म बन्धने सन्न्यासयोगयुक्तात्मा विमुक्तो माम् उपैष्यसि समोहम् सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ते तु माम् भक्त्या मयि तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् साधुरेव समन्तव्य सम्यग्य व्यसितो हि सः क्षिप्रम् भवति धर्मात्मा शश्वच्छान्तिम् निगच्छति कौन्तेय प्रतिजानीहि न मे भक्त प्रणश्यति माम् हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः श्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति पराम् गतिम् किम् पुनर्ब्राह्मणा पुण्या भक्ता राजर्षयस्तथा नित्यामासुकम् लोकम् इमम् प्राप्य भजस्व माम् मन्मना भव मद्भक्तो मद्याजी माम् नमस्कुरु मामे वैश्यसि युक्तेवम् आत्मानम् मत्परायणः ओम् तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्म विद्यायाम् योगशास्त्रे श्रीकृष्णार्जुन संवादे राजविद्या राजमुख्य योगो नाम नवमोऽध्यायः श्रीकृष्णार्पणमस्तु ओम् श्री परमात्मने नमः अथ दशमोऽध्यायः श्रीभगवानुवाच भूयैव महाबाहो शृणु मे परम् वचः यत्तेऽहम् प्रियमाणाय वक्ष्यामि हितकाम्यया मे विदुःसुरगणा प्रभवम् नमः हर्षयः आमादिर्हि देवानाम् महर्षीणाम् च सर्वशः सम्मूढसमर्थेषु सर्वपापै प्रमुच्यते सुखम् दुःखम् भवो भावो भयम् च भयमेव च भवन्ति भावभूतानाम् मत्त एव पृथग् विदः भावा मानसा जता येषाम् लोक इमा प्रजः विकम्पेन योगेन युज्यते नात्र संशयः अहम् सर्वस्य प्रभो मत्तः सर्वम् प्रवर्तते मत्वा भजन्ते माम् बुधा भाव समन्वितः मच्चित्ता मद्गत प्राणा बोधयन्त परस्परम् कथयन्तश्च माम् नित्यम् तुष्यन्ति च रमन्ति च येषाम् सततयुक्तानाम् भजताम् प्रीतिपूर्वकम् ददामि बुद्धियोगम् तम् येन माम् उपयान्ति ते येषामेवानुकम्पमहमज्ञानशयात्मा भावस्थो ज्ञानदीपेन भास्वता परम् उवाच परम् ब्रह्म परम् नाम पवित्रम् परमम् पुरुषम् शाश्वतम् दिव्यमादिदेवमजम् विभुम् आहुस्त्वासीतो देवलो व्यास स्वयम् चैव ब्रवीष्य मे सर्वमेतान्तरमन्ये यन्माम् ऋषिकेशव नहि ते भगवन् व्यक्तिम् विदुर्देवा न दानवः स्वयमेवात्मनात्मानम् वित्तत्वम् पुरुषोत्तम भूतभावन भूतेश देवदेव जगत् याभिर्वेपुतिभिर्लोकान् मिमाम् स्वम् वाप्यतिष्ठसि येषु केषु च भावेषु चिन्त्योऽसि भगवन् मया विश्वरेणात्मनो योगम् भूय कथय तृप्तिर्हि शृणुवतो नास्ति मे व्रतम् अन्तते कथयिष्यामि दिव्यायात्म विभूतयः प्राधान्यतः गुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे अहमात्मा गुणाकेश सर्वभूतादयश्च अहमादिश्च मध्यम च भूतानामन्तरेव च आदित्यानामहम् विष्णु ज्योतिषाग्रविरंशुमान् मये चेदरुतामस्मि नक्षत्राणाम् अहम् शशि वेदानाम् सामवेदोऽस्मि देवानाम् इन्द्रियाणाम् मनश्चास्मि भूतानामस्मि चेतना रुद्राणाम् शङ्करश्चास्मि वित्तेशो यक्ष रक्षताम् वसूनाम् बालकश्चास्मि मेरूजकर्णामहम् रोदसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् सेनानीनामहम् स्कन्धः सरसामस्मि सागरः महर्षीणाम् विगुणम् विरामम् अज्ञानाम् जपयज्ञोऽस्मि स्थावराणाम् हिमालयः सर्ववृक्षाणाम् देवर्षीणाम् च नारद गन्धर्वाणाम् चित्ररथ सिद्धानाम् कपिलो मुनिः ऐरावतम् गजेन्द्राणाम् नराणाम् चनराधिपम् आयुधानामहम् वज्रम् वेणूनामस्मि कावरो रजानश्चास्मि कन्दर्प सर्पणामस्मि वासुकिः अनन्ताश्चास्मि नागानाम् वरुणो यादसामहम् पितॄणामर्यमा चास्मि यम संयमतामहम् प्रह्लादश्चानाम् कालकलयतामहम् मृगाणाम् च मृगन्द्रेहम् वैनतेयश्च पक्षिणाम् पवन पवतामस्मि रामाशतदामहम् जशाणाम् मकरश्चास्मि स्रोतसामस्मि जाह्नवी सर्गाणामादिरन्तश्च मह्यम् चैवाहम् अर्जुन अध्यात्मविद्या विद्यानाम् वाद प्रवदतामहम् अक्षराणामकारोऽस्मि अहमेवाक्षयः कालो धाताहम् विश्वतो मुखः उद्भवश्च भविष्यताम् कीर्ते श्रीवाक्चनारीणाम् स्मृतिर्मेधा धृतिश्रमः बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गशेषोऽहम् ऋतूनाम् कुसुमाकरः यूतम् छलयतामस्मि तेजस् तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वम् सत्त्वपतामहम् वृष्टीनाम् वासुदेवोऽस्मि पाण्डवानाम् धनञ्जयः मुनीनामप्यहम् व्यास कवीनाभूषणा कविः दण्डोदमेतामस्मि नीतिरस्मि जिगीषताम् मौनम् चैवास्मि गुह्यानाम् ज्ञानम् ज्ञानवतामहम् यच्चापि सर्वभूतानाम् बीजम् तदहम् अर्जुन न तदस्ति विना यस्यान्मया भूतम् चराचरम् नान्तोऽस्ति मम दिव्यानाम् विभूतीनाम् परन्तप एष तुद्देशतः प्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमत्सत्त्वम् श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वम् मम तेजंश सम्भवम् बहुनैतेन किम् ज्ञातेन तवार्जुन विष्टभ्याहमेतम् कृष्णम् एकांशेन स्थितो जग ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः श्रीकृष्णार्पणमस्तु ॐ श्रीपरमात्मने नमः अतेकादशोऽध्यायः अर्जुन उवाच मदनुग्रहाय परमम् गुह्यमध्यात्मसञ्जितम् भवाप्ययविभूतानाम् श्रुतो विस्तरशो मया एवमेतदात्तम् त्वामात्मानम् परमेश्वरा मन्यसे इति तच्छक्यम् मया द्रष्टुमिति प्रभो श्रीभगवानुवाच पश्चिमे पातरूपाणि शतशोता सहस्रशः नानाविधानि दिव्यानि नानाभरणाकृतैनि च पश्यादित्यान् वसून् रुद्रानश्विनो मरुतस्तथा पूर्वाणि पश्यश्चर्याणि भारत ये कष्टम् जगत्कृष्टम् पश्चाद्या सचराचरम् द्रष्टुमिच्छसि न तो माम् शक्यसे द्रष्टो मनेनैवासु चक्षुषा ददामि ते चक्षु पश्यमे योगमेश्वरम् सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः परमम् रूपमैश्वरम् अनेकवक्रनयनामनेकाद्भुतदर्शनम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् दैवम् अनन्तम् विश्वतो मुखम् दिवे सूर्यसहस्रस्य भवेद्युगपदुत्थिता तत्रैकस्तम् जगत्कृष्णम् प्रविभक्तामनेकदा तथा सा विस्मयाविष्टो हृष्टरो मा धनञ्जयः अर्जुन उवाच पश्यामि देवान् तव देव देहे सर्वांस्तथा भूत विशेष संगान् ब्रह्माणमीशाम् कमलासनस्ताम् ऋषींश्च सर्वानुरगाश्च दिव्याम् अनेकबाहोररवक्त्रनेत्रम् पश्यामि त्वाम् सर्वतोऽनन्तरूपम् न पश्यामि विश्वेश्वरमेश्वरूप किरीटिनम् गदिनम् चक्रिणम् च तेजो राशिम् सर्वतो दीप्तिमन्तम् पश्यामि वाक्तोर्नरिशम् समन्तात् त्वमक्षरम् परमम् वेदितव्यम् त्वमश्च विश्वस्य परम् निधानम् श्वतधर्मगोप्ता सनातनस्त्वम् पुरुषो मतो मे अनादिमद्यान्तमनन्तवीर्या मनन्तबाहूं शिशिसूर्यनेत्रम् पश्यामि माम् देवभूताशभद्रम् स्वतेजसावेश्वमिदम् तपन्तम् ध्यावा पृथिव्योरिदमन्तरम् हि व्याप्तम् त्वयेकेन दिशाश्च सर्वः स्वाद्भुतम् रूपमुग्रम् कवेदम् लोकत्रयम् प्राव्यथितम् महात्मन् अमेहि त्वाम् सुरसङ्गविशन्ति केचिद् भीतः प्राञ्जलयो गृह्णन्ति स्वस्तीत्युक्त्वा महर्षि सेदसङ्गा रुद्रादित्या वसवो ये च साध्य विश्वेष्विनौ मरुतचोष्मपाश्च रूपम् महत्ते बहुवक्त्रनेत्रम् महाभावो बहुबाहुरूपादम् बहूदरम् बहु द्रष्टाकरालम् दृष्ट्वा लोका प्रथितास्तथाहम् नवस्पृशम् दीप्तमनेकवर्णम् व्याप्ताननम् दीप्तविशालनेत्रम् दंष्ट्राकरालानि च ते मुकानि दृष्ट्वेव कालानलसन्निभानि प्रसीदेवेश जगन् निवास अमी च त्वाम् धृतराष्ट्रस्य पुत्रः सर्वे सहेवावनिपाल सङ्गे भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयेरपि योद्धमुख्यै वक्त्राणि ते त्वरामाणाविशन्ति दंष्ट्राकरालानि भयानकानि चेद्विलग्नादशनान्तरेषु सन्द्रश्यन्ते चुनिर्तैरुत्तमाङ्गै यथा नदीनाम् बहूम्बुवेगः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्त्राण्यपि ज्वलन्ति यथा प्रदीप्तम् ज्वलनम् पतङ्ग विशन्ति नाशाय समृद्धवेगः तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समुद्भवेगा लीलीयते ग्रसामाना समन्ताल्लोकान् समग्रान् वदने ज्वलब्धिः जो विरापूर्य जगत् समग्रम् भासस्तवो ग्रह प्रतपन्ति विष्णु आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते ववरा प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् प्रजानामि तव प्रवृत्तिम् श्री भगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः भविष्यन्ति सर्वे प्रत्यनिकेषु योद्धा तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रोन्मुङ्क्ष्म राज्यम् समृद्धम् मयैवेते निहता पूर्वमेव निमित्तमात्रम् भव सव्यसाचिन् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथान्यानपि योधवीरान् मया हता स्वम् जहिमाव्यतिष्ठ युद्धस्वजेता शिरणे सपन्ना सञ्जय उवाच एतश्रुत्वा वचनम् केशवस्य कृताञ्जलिर्वेपमाना किरीटे भूय एव कृष्णम् सगद्गदम् वीतपितः प्रणम्य अर्जुन उवाच स्थाने ऋषिकेश तवा प्रकृत्या जगत्प्रविश्यात्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे कस्माच्च तेनानमिरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरम् सदा तत्परम् यत् त्वमादिदेवः पुरुषा पुराणा त्वमस्य विश्वस्य परम् निधानम् वेत्तासि वेद्यम् च परम् च धाम त्वया ततम् विश्वमनन्तरूप वायोर्यमोऽग्ने वरुणा शशाङ्कः प्रजापतिस्त्वम् प्रपितामहश्च नमो नमस्ते सुसहस्र कृत्वः पुनश्च भूयोऽपि नमो नमस्ते नमः पुरस्तादत पृष्ठताश्चे नमोऽस्तु ते सर्वत एव सर्वा अनन्तवीयामित विक्रमस्त्वम् सर्वम् समाप्नोषि ततोऽसि सर्वः सकेति मत्वा प्रसभम् यदुक्तम् हे कृष्ण हे यादव हे सकेति यच्चावसतामसत्कृतोऽसि विहारशय्यासन भोजनेषु एकोऽथवाप्याच्युतश्चमक्षम् तत्क्षामये त्वा महमप्रमेयम् पिताशि लोकस्य चराचरस्य त्वमश्च पूजाश्च गुरोर्गरीयान् समोऽस्त्याप्यधिका कुतोऽन्यो लोकत्रयेभ्यः प्रतिमा प्रभाव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वामामीशमेढ्यम् पुत्रस्य सखेव सख्युः प्रिया प्रियार्हासि देव सोढुम् अदृष्ट पूर्वम् ऋषितोऽस्मि दृष्ट्वा भयेन च प्रव्यतितम् मनो मे तदेव मे दर्शय देवरूपम् प्रसीद देवेषु जगन्निवास किरीटिनम् गदिनम् चक्रहस्ता मेच्छामि त्वाम् द्रष्टुमहम् तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदम् रूपम् परम् दर्शितमात्मयोगात् तेजोमयम् विश्वमनन्तमाद्यम् यन्मे त्वदन्येन न द्रष्टपूर्वम् न वीरयज्ञाद्ययने न दाने न च क्रियावे न तपोभिरुग्रे एवम् रूपः शक्यहम् नृलोके द्रष्टुम् त्वदन्येन कुरु ब्रवीर माते व्यतामा च विमूढभावो दृष्ट्वा रूपम् घोरमीदृङ्ममेदम् प्रीतमना पुनस्त्वम् तदेव मे रूपमिदम् प्रपश्य सञ्जय उवाच इत्यर्जुना वासुदेवास्ततोक्त्वा स्वकम् रूपम् दर्शयामास भूयः आश्वासयामास च भीतमेनम् भूत्वा पुनः सौम्यवपुर्महात्मा अर्जुन उवाच दृष्ट्वेदम् मानुषम् रूपम् तव सौम्यम् जनार्दन इदानीमस्मि संवृत्तः सचेता प्रकृतिगतः श्रीभगवान् उवाच सुदुर्दर्शनमिदम् रूपम् दृष्टवानसि यन्मम देवायप्यस्य रूपस्य नित्यम् दर्शनकाङ्क्षिणः नाहम् मेरेर्न तपसा न दानेन न चेज्यया शक्यमेवम् विदो द्रष्टुम् दृष्टवानसि माम् यथा भक्त्या त्वनन्यया शक्या अहमेवम् विदोऽर्जुन ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रविष्टुम् च परन्तप मत्कर्माकृन्मत्परमो मद्भक्ता सङ्गवर्जितः सर्वभूतेषु यः समामेति पाण्डव ओम् तत्सदिते श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामेकादशोऽध्यायः श्रीकृष्णार्पणमस्तु अब सुनाइए दो अध्याय ओम श्री परमात्मने नमः अथ द्वादशोऽध्यायः अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वं पर्युपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमः श्री भगवान उवाच मय्यावेश्यमनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्ततमामताः ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते सर्वत्र गमचिज्ञञ्च कूठस्थमचल सन्नियमेन्द्रिय ग्रामम् सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः क्लेशोऽधिकतररस्तेषामव्यक्ता सक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते ये तु सर्वाणि कर्माणि मयि सन्नस्य मत्परः अनन्येनैव योगेन माम् ध्यायन्त उपासते तेषामहम् समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशित चेतसाम् मय्येव मन आधस्त्व मयि बुद्धिम् निवेशय निवसिष्यसि मय्येव अथ ऊर्ध्वन्न संशयः अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुम् धनञ्जय अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव मदर्थमपि कर्माणि कुर्वन् सिद्धिम वाप्स्यसि अथ एतदप्यशब्दोऽसि कर्तुमद्योगमाश्रितः सर्वकर्मफलत्यागम् ततः कुर्यतात्मवान् श्रेयो हि ज्ञानमभ्यासाज् ज्ञानध्यानम् विशिष्यते ज्ञानात् कर्मफलस्त्यागस्त्यागात् शान्तिरनन्तरम् अद्वेष्टा सर्वभूतानाम् मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःख सुखक्षमी सन्तुष्टः सततम् योगी यदात्मा दृढनिश्चयः मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यस्य च मे प्रियः अनपेक्षा शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः यो न हृष्यति न द्वेष्यति न शोचति न काङ्क्षति शुभाशुभ परित्यागी भक्तिमान्यः स मे प्रियः समाशत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुख दुःखेषु समसङ्ग विवर्जितः तुल्य निन्दास्तुतिर्मौनि सन्तुष्टो येन केनचित् अनिकेत स्थिरमते भक्तिमान् मे प्रियो नरः ये तु धर्म्यात्प्रितमिदम् यथोक्तम् पर्युपासते श्रद्धदानामत्परमा भक्तास्तेतीव मे प्रियाः हरि ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायाम् योगशास्त्रे श्रीकृष्णार्जुन संवादे भक्तियोगो नाम द्वादशोऽध्यायः श्रीकृष्णार्पणमस्तु ओम् श्री परमात्मने नमः अथ त्रयोदशोऽध्यायः श्री भगवान उवाच इदम् शरीरम् कौन्तेय क्षेत्रमित्यभिधीयते एतद्योयुक्तम् प्राहु क्षेत्रज्ञ इति तद्विदः क्षेत्रज्ञम् चापि माम् विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानम् यत्तज्ञानम् मतम् मम तत्क्षेत्रम् यच्च यादृक् च यद्विकारि यतश्च यत् सचयो यद्भावश्च तत्समासेन मे शृणु ऋषिभिर्बहुधा गीतम् छन्दो ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चित महाभूत्यान्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकम् च पञ्चचेन्द्रिय गोचरा इच्छा द्वेषा सुखम् दुःखम् सङ्गातश्चेतना धृतिः क्षेत्रम् समासेन सविकारमुदाहृतम् अमानित्वमलम् विद्वा शान्तिरार्जव आचार्योपासनम् शौचम् स्थैर्यमात्मविनिग्रह जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम् असक्तिनिष्पन्ना पुत्र दारिषु नित्यम् च समचित्तत्वम् इष्टानिष्टोपपत्तिषु वैचान्योगेन भक्तिरव्यचारणे देशसे विद्वम् अरतिर्जन संसदि अध्यात्मज्ञान नित्यत्वम् तत्त्वज्ञानात् दर्शनम् एतज्ञानमिति प्रोक्तम् अज्ञानम् यदतोऽन्यथा ज्ञेयम् यत्तत् प्रवक्ष्यामि यज्ञात्वा अनादिमत्परम् ब्रह्म न सन्तन्ना सदुच्यते सर्वदा पाणिपादम् तत् सर्वदोषिषोमुखम् सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति सर्वेन्द्रियमादम् सर्वेन्द्रियविवर्जितम् असक्तम् सर्वभृच्चैव निर्गुणम् गुणभोक्तृ च बहिरन्तश्च भूतानाम् अजराम् चरमेव च सूक्ष्मत्वात् तदभिज्ञेयम् दूरस्थम् चान्तिके च तत् अविभक्तम् च भूतेषु विभक्तम् तद्येयम् ग्रसिष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योति परमुच्यते ज्ञानम् येयम् ज्ञानगम्यम् हृदि सर्वस्य विस्थितम् क्षेत्रम् ज्ञानम् येयम् प्रोक्तः समासतभक्त एतद्विज्ञाय मद्भावायोपपद्यते प्रकृतिम् पुरुषम् चैव विद्यानादिभावपि काराश्च गुणाश्चैव विद्धि प्रकृतिसम्भवान् कार्यकरणकर्तृत्वे हेतुरुच्यते पुरुषः सुखदुःखानाम् भोक्तृत्वे हेतुरुच्यते पुरुष प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् कारणम् गुणसङ्गोऽस्य सदसद्योनि जन्मसु उपद्रष्टानुमन्ता च भक्ता भोक्ता महेश्वर परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः य एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह सर्वथा वर्तमानोऽपि न स भूयो विजायते ध्यानेनात्मनि पश्यन्ति चेदात्मनमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगे योगेन च परे अन्येत्वेव मजानन्त सुत्वेन उपासते तेऽपि चातरन्त्येव मृत्युं श्रुतिपरायणा यावत् सञ्जायते किञ्चित् सत्त्वं दावर जङ्गम क्षेत्रक्षेत्रयोगात् तद्विद्धि भरतर्षभ समं सर्वेषु भूतेषु निष्ठन्त परमेश्वरं विनश्यत् स्वविनश्यन्तं यः पश्यति स पश्यति समं पश्यति सर्वत्र समवस्थितमेश्वरम् कठिनस्यात्मनात्मानं ततो याति परां गतिम् प्रकृतेवे च कर्माणि क्रियमाणानि च सर्वशः यः पश्यति तात्मानम् अकर्तारं स पश्यति यदा भूतं पश्यति त एव च विस्तारं ब्रह्म सम्पद्यते यत् अनादेत्वात् निर्गुणात्वात् परमात्मा व्यनयः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतं क्षोक्ष्म्यादाकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मानोपलिप्यते यथा प्रकाशयत्येकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत क्षेत्रक्षेत्रयोरेवं मन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् हरिओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे क्षेत्रक्षेत्रक विभागयोगो नाम त्रयोदशोऽध्यायः श्रीकृष्णार्पणमस्तु ओम् श्रीपरमात्मने नमः अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परम् भूय प्रवक्ष्यामि ज्ञानानाम् ज्ञानमुत्तमम् यज्ज्ञात्वा मुनय सर्वे पराम् सिद्धिमितो गता इदम् ज्ञानमुपाश्रित्य मम साधर्म्यमागता सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च मम योनिम ब्रह्म तस्मिन् गर्भम् ददाम्यहम् सम्भव सर्वभूतानाम् ततो भवति भारत सर्वयोनिषुमन्तय मूर्तय सम्भवन्ति याः तासाम् ब्रह्ममज्ञोरे अहम् बीज प्रदप् सत्मम् रजस्तमयति गुणः प्रकृति सम्भवाः निबध्नन्ति महाबाहो देहे देहि नमव्ययम् तत्र सत्मम् निर्मलत्वात् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघात्मकम् विद्ये कृष्णसङ्गमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् तस्मात् ज्ञानजम् विद्धि मोहनम् सर्वदेहिनम् प्रमादालस्य निद्रापि स्तन्निबध्नाति भारत ज्ञानमावृत तु तमः प्रमादे सञ्जयत्युता रजस्तमश्चाभिभूय सत्त्वम् भवति भारत रजसत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानम् यदा तथा विद्याद्विवृद्ध्वम् सत्यमित्युता लोभ प्रवृत्तिरारम्भ कर्मणाम् समस्पृह रजस्येतानि जायन्ते विवृद्धिवे भरतर्षभ प्रमादो मोहेव तमस्येतानि जायन्ते विवृधे कुरुनन्दन सत्य प्रवृद्धे तो प्रलयम् जाति देहरे तदोत्तमविदाम् लोकान्न प्रपद्यते रजसी प्रलयम् गत्वा कर्मसङ्गिषु जायते तथा प्रवीण तमसि मूलयोनिषु जायते कर्मणा सुप्रदस्याहो सात्विकम् निर्मलम् फलम् रजसस्तु फलम् लोकम् अज्ञानम् तमसः फलम् सत्मा सञ्जायते ज्ञानम् रजसो लोभ एव च मोहौ तमसो भवतु ज्ञानमेव च ऊर्ध्वम् गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसः जगन्य गुणवृत्तिस्था अधो गच्छन्ति तामसः अन्यम् गुणे कर्तारम् यदा दृष्टानुपश्यति गुणेभ्यश्च परम् वेति मद्भावम् सोऽधि गच्छति जन्म मृत्यु जरादो कैर्विमुक्तो मृतमश्नुते कैलिङ्गे त्रिगुणानेतानतीतो भवति प्रभो हिमाचार कथम् चैतान् स्त्रीगुणान् नति वर्तते श्रीभगवानुवाच प्रकाशम् च प्रवृत्तिम् च मोहमेव च पाण्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि उदासीन उदासीनो गुणैर्यो नाविचाल्यते वर्तन्त इत्येव यो वतिष्ठति नेङ्गते समदुःखसुखस्वस्थ समलोष्णात्मकाञ्चनः प्रिया प्रियोदीर्य तुल्य निन्दात्म संस्तुतिः मानापमानयो तुल्य तुल्यो मित्रादि कक्षयो सर्वारम्भ परित्यागे गुणातीतः स उच्यते माम् च योग्य विचारेण भक्तियोगेन सेवते स गुणान् समतीत्यैनान् ब्रह्म भूयाय कल्पते ब्रह्मणो हि प्रतिष्ठा अमृतत्वस्य विवेशिता शाश्वतस्य च धर्मस्य सुखस्य कान्तिकस्य च ओम तत्सर्वे श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे गुणत्रय विभाग योगो नाम चतुर्दशोऽध्यायः श्रीकृष्णार्पणमस्तु ओम श्री परमात्मने नमः अथ पञ्चदशोऽध्यायः श्री भगवान् उवाच ऊर्ध्वमूलमदशाखम् अश्वत्थम् प्राहुरव्ययम् सवर्णानि यस्तम् वेदसवेरवे अदचोर्वम् बृहदास्तशाखा गुणः प्रवृद्धा विषयप्रबालाः अदश्च मूलान्यनुसन्ततानि कर्मानुबन्धेनि मनुष्य लोके न रूपमके ततोपलभ्यते नान्तो न न संप्रतिष्ठा अश्वत्थमेनम् सुविरोढमूल मसङ्गशास्त्रेण दृढेन चित्वा तथा पदम् तत्परिमार्गतव्यम् यस्मिन् गतानानि वसन्ति भूय तमेव चाद्यम् पुरुषम् प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणि निर्मानमोहाजितसङ्गदोषाध्यात् नित्या विवृत्तकामा त्वद्वैर्विमुक्तः सुखदुःखसङ्गैर्गच्छन्त्यमूढः पदमव्ययम् तत् तदुद्भासयते सूर्यो सङ्को न पावक गत्वा न निवर्तन्ते तद्धा परमम् मम ममेवं जो जीवलोके जीवभूतानवतनो मया षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरम् निरवाप्नोति चाप्युत्तमनीकरा त्वैतानि संयाति वायुर्गन्धानि वाशयात् श्रोत्रम् चक्षुसर्शनञ्च रणम् प्राणमेव च अधिष्ठाय मनश्चाय विषयानुपसेवते ग्रामन्तम् दिनम् मामे भुञ्जानामागुणान्वित पश्यन्ति पश्यन्ति ज्ञानचक्षुषा यतन्तो योगिनश्चैनम् पश्यन्त्यात् पञ्जवस्थितम् यतन्तोऽप्यकृतात्मानो नैनम् पश्यन्त चेतसः यच्चन्द्रामसि यच्चाग्नौ तत्तेजो विद्धि मामकम् कामाविश्य भूतानि धारयाम्यहमोजसा शृणामि चौषधि सर्वः सोमो भूत्वा रसात्मकः भूत्वा प्राणिनाम् देहमाश्रितः प्राणापान समायुक्त पचाम्यन्नम् चतुर्विधम् सर्वस्य चाहम् मृगसन्निविष्टो मत्ता स्मृतीयानवबोहनम् च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् स्वामिव पुरुषो लोके कराकरैव सर्वाणि भूतानि कूटस्थोऽक्षरमुच्यते परमात्मे यो लोकत्रयमाविश्य विभर्त्य वय ईश्वरः यस्माच्छरमतीतोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः यो मामेवम् सम्मूढो जानाति पुरुषोत्तमम् स सर्वविध भजति माम् सर्वभावेन भारत इति मुख्यतमम् शास्त्रम् इदमुक्तम् मया नघ एतद् बुद्ध्वा बुद्धिमान्यस्यात् कृत्कृत्यश्च भारत ॐ श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तुः ॐ श्रीपरमात्मने नमः अतः षोडशोऽध्यायः श्रीभगवानुवाच अभयम् सत्त्वसंशुद्धे ज्ञानयोगाव्यवस्थिते अहिंसा सत्यमाक्रोधस्यागा शान्तिरपैशुनम् तेजाक्षमादृते शौचा मद्रोहानातिमानिता दम्भो दर्पोऽभिमानश्च क्रोधापारुषमेव च दैवी सम्पद्विमोक्षाय निबन्धायासुरीमता लोभूत सर्गलोकेऽस्मिन् दैवा आसुर एव च प्रोक्त आसुरम् प्रवृत्तिंच निवृत्तिंच जनानासु विदुरासुरः शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगदाहुरनेश्वरम् परस्पर सम्भूतं किं मन्यत् कामहेतुकम् एतां दृष्टिमवष्टव्या नष्टात्मनोऽल्पबुद्धयः काममाश्रिश्य दुष्पूरं लम्बमानामदान्वितः चिन्तामपरिमेयं च प्रलयान्तामुपाश्रितः आशापाशतैर्वद्धा कामक्रोधापरायणः इदमद्य मया लब्धामिमं प्राप्स्ये मनोरथम् असो मय हता शत्रो हनिष्ये चापरानपि आद्यो वेजनवान् अस्मि कोऽन्योऽस्ति सदृशो मया अनेक चित्त विभ्रान्ता मोहजाला समावृतः आत्मसंभाविता स्तब्धा धनमाना मदान्वितः अहंकारं बलं दर्पं कामं क्रोधं च संत्रितः कानं दिशता क्रूरान् संसारेषु नराधमान् आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि त्रिविधं नरकश्चेदं द्वारं नाशनमात्मनः एतैर्विमुक्त कौन्तेया तमोद्वारे त्रिविर्नरः शास्त्र विधिमुत्सृज्या वर्तते कामकारता तस्माच्छास्त्रं प्रमाणं ते कार्याकार्य व्यवस्थितौ ओम तत्सदिरे श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे दैवसुर संपद विभाग योगो नाम षोडशोऽध्यायः श्रीकृष्णार्पणमस्तु ओम श्री परमात्मने नमः अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्र विधिमुत्सृज्या यजन्ते श्रद्धयान्वितः हे भगवान् उवाच त्रिविधा भवति श्रद्धा देहिनां सा स्ववावजा सत्त्वानुरूप सर्वस्य श्रद्धा भवति भारत यजन्ते सात्विका देवान् यच्च रक्षांसि राजसः अशास्त्र विहितं घोरं तप्यन्ते तपोजनः कर्षयन्ता शरीरस्थं भूतग्रामामचेतसः आहारत्वपि सर्वस्य त्रिविधो भवति प्रियः आयुषत्वा बलारोग्या सुखप्रीति विवर्धनः कत्वाम्लालवणत्युष्णा तीक्ष्णा रुक्षा विदायिनः यातयामागतरसं पूते पर्युषितं च यत् अबलाकांक्षिभिर्यज्ञो विधिदृष्टो ययुज्यते अभिसन्धाय तु फलं दम्बार्तामपि चैव यत् विधेनाम शिष्टान्नं मन्त्रहेनाम दक्षिणम् देवाद्विज गुरो प्राज्ञा पूजनं शौचमार्जवम् अनुद्वेगाकरं वाक्यं सत्यं प्रियहितं च यत् मनः प्रसाद सौम्यत्वं मौनमात्मा विनिग्रह श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरेः सत्कारामाण पूजार्थं तपोदम्बेन चैव यत् मूढग्राहेणात्मानो यत्पीडया क्रियते तपः दातव्यमिति यद्दानं दीयतेनुपकारिणे यत्तु प्रत्युपकारार्थं बलमुद्दिश्य वा पुनः अदेशकाले यद्दानामपात्रेभ्यश्च दीयते ॐ तत्सदिति निर्देशो ब्रह्मण त्रिविधस्मृतः तस्मादो मित्युदारित्या यज्ञदाना तव क्रियः तदित्यानभिसन्दाया फलं यज्ञा तव क्रियः सद्भावे साधुभावे च सदित्ये तत्प्रयुज्यते यज्ञे रवजिदाने च श्रुते सदिति चोच्यते अत्र दयाहुतं दत्तं तपस्तप्तं कृतं च यत् ओम तत्सदिते श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे श्रद्धत्रय विभाग योगो नाम सप्तदशोऽध्यायः श्रीकृष्णार्पणमस्तु ओम श्री परमात्मने नमः अताष्टदशोऽध्यायः अर्जुन उवाच सन्यासस्य महाभावो तत्त्वमिच्छामि वेदितुम् श्रीभगवान् उवाच काम्यानां कर्मणां न्यासं सन्यासं कवयो विदुः याज्यं दोषवदित्येके कर्म प्राभूर्मनीषिणः निश्चयं शृणु मे तत्र त्यागे भरत सत्तमा त्यागो हि पुरुष व्याघ्र त्रिविद संप्रकीर्तितः यज्ञदाना तप कर्म न त्याज्यं कार्यमेव तत् दानं तपश्चैव पावनानि मनीषिणाम् एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानि मे पार्थ निश्चितम् मतमुत्तमम् नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहस्य परित्याग तामस परिकीर्तितः दुःखमित्येव यत्कर्म कायक्लेशा भयात्यजे कृत्वा राजसम् त्यागम् नैव त्याग फलम् लभे कार्यमित्येव यत्कर्म नियतम् क्रियते अर्जुन सङ्गम् त्यक्त्वा फलम् चैव स त्याग सात्विको मतः न द्वेष्ट्या कुशलम् कर्म कुशलेनानुषज्यते त्यागे सत्त्वसमाविष्टो मेधावि छिन्न संशयः नहि देहव्रता शक्यम् त्यक्तुम् कर्मण्यशेषता यस्तु कर्म फलत्यागे स त्यागेत्यभिधीयते अनिष्टामिष्टमिश्रम् च द्रविदम् कर्मणा फलम् भवत्यत्यागिनाम् प्रेत्य न तु सन्न्यासिनाम् क्वचित् पञ्चेतानि महाभावो कारणानि निबोध मे साङ्ख्ये कृतान्त्य प्रोक्तानि सिद्धये सर्वकर्मणा अरिष्टानम् तदा कर्ता करणम् च पृथग्विदम् विविधा च पृथक्श्चेष्टा दैव चैवात्र पञ्च शरीरा वाङ्मनो वीर्यत्कर्म प्रारभते नरः विपरीतम् वा पचैते तस्य हेतवः तत्रैवम् सति कर्तारामात्मानम् केवलम् तु यः न स पश्यति दुर्मते यस्य नाहङ्कृतो भावा बुद्धिर्यस्य न लिप्यते अथवापि स इमान् लोकान् हन्ति न निबध्यते ज्ञानम् ज्ञेय परिज्ञाता त्रिविधा कर्मचोदना करणम् कर्म कर्तेति त्रिविध कर्म सङ्ग्रह ज्ञानम् कर्म च कर्ता च त्रिदेव गुणभेदता रोचते गुणसङ्ख्याने यथावत् श्रुतान्यपि सर्वभूतेषु येनैकम् भावमव्ययमीक्षते भक्तम् विभक्तेषु तज्ज्ञानम् विद्विषात्मिकम् पृथक्त्वेन तु यज्ञानम् नानाभावान् पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानम् विद्विराज यत्तु कृष्णावदे एकस्मिन् कार्ये सक्तामहेतुकम् तत्त्वार्थवदल्पम् च सक्ताम समुदाय नियतम् सङ्गरेतामरागद्वेषदा कृतम् अफलप्रेप्सुना कर्म यत्तत् सात्विकमुच्यते यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः तद्राज समुदाय अनुबन्धम् क्षयम् हिंसा मनवेक्षा च पौरुषम् मोहादारभ्यते कर्म यत्तत्ताव समुच्यते मुक्तसङ्गो नम्बारे दत्युत्साह समन्वितः सिद्ध सिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते रागे कर्म फल प्रेप्तो रुग्धो हिंसात्मको शुचि हर्ष शोकान्वितः कर्ता राजसः परिकीर्तितः अयुक्ता प्राकृता शब्दा षटो नैष्कृतकोलसः कर्ता तामस उच्यते बुद्धिर्भेदम् दृश्चैव गुणतः त्रिविधम् शृणो प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय प्रवृत्तिम् च निवृत्तिम् च कार्याकार्ये भयाभये बन्धम् मोक्षम् च या वेत्ति बुद्धि सा पार्थ सात्विक यया धर्ममधर्मम् च कार्यम् च कार्यमेव च यथावत् प्रजानाति बुद्धि सा पार्थ राजसी अधर्मम् धर्ममिति या मन्यन्ते तमसा वृता सर्वान्तान् विपरीतांश्च बुद्धि सा पार्थ तामसी सर्वार्थान् विपरीतांश्च बुद्धि सा पार्थ तामसी धारयते मन प्राणेन्द्रिया क्रिया योगेनाव्यभिचारिण्या धृति सा पार्थ सात्त्विकी यया तु धर्मकामार्थान् धृत्या धारयते अर्जुन प्रसंगेन फलाकांक्षी धृति सा पार्थ कासे यया स्वप्नं भयं शोकं विषादं मदमेव च नाविमुञ्चति दुर्मेधा धृति सा पार्थ कामसे सुखं द्विधानि त्रिविधं शृणुमे भरतर्षभा अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति यत्तदग्रे विषमिव परिणामे मृतोपमम् सुखं सात्विकं प्रोक्तं आत्मबुद्धि प्रसादम् विषेन्द्रिय संयोगाद्यत्तदग्रे मृतोपमम् परिणामे विपशिमिव तत्सुखं राजसं यदग्रे जानुबन्धे च सुखं मोहनमात्मना इन्द्रालस्य प्रमादोक्तं तत्ताम समुदायतम् न दरस्ते प्रतिबिम्ब्यां वा दिविदेवेषु वा पुनः प्रकृतिजैर्मुक्तं यदेभिश्चात्यभिर्गुणः ब्राह्मणा क्षत्रिया विषं शूद्राणां च परन्तपा कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणः शमोदमस्तव शौचं शान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्म कर्म स्वभाव शौर्यं तेजोदृढाक्षं युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षत्रं कर्म स्वभाव गृहे गौरक्ष वाणिज्यं वैश्यकर्मा स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभाव विश्वे कर्मण्यविरता संसिद्धि लभते नरः कर्मनिरत सिद्धिं यथा विन्दति तत् यत प्रवृतिभूतानां वीर सर्वमिदं ततम् स्वकर्मणात्मभच्चर्यं सिद्धिं विन्दति मानवः श्रेयान् स्वधर्मो विगुणा परधर्मात्मनुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषः सहजं कर्म कौन्तेयः सदोषामपि न त्यजेत् सर्वारम्भाहि दोषेण धूमेनाग्रेरिवावृतः असक्ता बुद्धि सर्वत्र जितात्मा विगतस्त्रियः निष्कर्म्य सिद्धिं परमं संन्यासेनाभिगच्छति सिद्धिं प्राप्तो यदा ब्रह्म तथाप्नोति निबोधमे सभासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा बुद्ध्या विशुद्धया युक्तो धृत्यात्मन नियम्य च विषयांस्तत्वा रागद्वेषौ व्यदुष्यत वियुक्ता सेविलग्वासि यथा वाक्काय मानसः नित्यं वैराग्यं सम्पाश्यति अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ब्रह्मबोधा प्रसन्नात्मा न शोचति न काङ्क्षति सर्वेषु भूतेषु तद्भक्तिं लभते परा भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् सर्वा कर्मण्यपि सदा कुर्वाणो मद्यपात्रयः प्रसादादवाप्नोति शाश्वतं पदम् एतदा सर्वकर्माणि मयि सन्न्य मत्परः योगमुपाश्रित्य मच्चित्त सततम् मच्चित्ता सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि यदहङ्कारमाश्रित्य न योच्येति मन्यसे मिथ्येष व्यवसायस्ते प्रकृतिस्त्वं स्वभावजेन कौन्तेया निबद्धाश्वेन कर्मणा कर्तुं नेच्छसि अन्मोहात् करिष्यस्यवशो ईश्वरा सर्वभूतानां हृद्येशेऽर्जुन तिष्ठति ब्राह्मयन् सर्वभूतानि यन्त्रारूढानि मायया तमेव शरणं गच्छ सर्वभावेन भारत प्रसादात् परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम् इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया विमृशैदेन शेषेण यथेच्छसि तथा गुरु सर्वगुह्यतमं भूया शृणु मे परमं वचः इष्टोषि मे दृढमिति ततो वक्ष्यामि ते हितम् मन्मनामवमद्भक्तो मद्याजे मां नमस्कुरु मामे वैष्यति सत्यं ते प्रतिजाने प्रियोऽसि मे सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुच इदं तेना तपस्काय न भक्ताय कदाचन शुश्रूषमे वाच्यं न च मां योऽभ्यसूयते य इमं परमं गुह्यं मद्भक्तेष्व विधास्यति भक्तिं मयि परां कृत्वा मामेव शत्य संशय न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः अद्यश्यते चाय इमं धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः श्रद्धावाननुसूयश्च शृणुयादपि यो नरः कोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणा कश्चिदेतत्सुतं पार्थ तु एकाग्रेण चेतसा कश्चिद् ज्ञानसम्मोह प्रनष्टस्ते धनञ्जय अर्जुन उवाच नष्टो मोह स्मृति लब्ध्वा त्वत्प्रसादात् मयाच्युता स्थितोऽस्मि गतसन्देह करिष्ये वचनं तव। सञ्जय उवाच इत्याहं वासुदेवश्च पार्थश्च च महात्मनः संवादमिमम श्रौषम् अद्भुतम् रोमहर्ष व्यास प्रसादात् श्रुतवान् एतद्गुह्यामहम् परम् योगम् योगेश्वरा कृष्ण साक्षात् कथयतः स्वयम् राजन् संस्मृत्य संस्मृत्य संवाद मद्भुतम् केशवार्जुनयो पुण्यम् रश्यामि च तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतम् हरे विस्मयो मे महान् राजन् हर्ष्यामि च पुनः पुनः यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरा तत्र श्रीविजयो भूतिर्ध्रुवानीतिर्मतिर्मम यत्र योगेश्वर कृष्णो यत्र पार्थ धनुर्धरा तत्र श्रीविजयो भूते ध्रुवानीतिर्मतिर्मम यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूते ध्रुवानीतिर्मतिर्मम ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नाम अष्टदशोऽध्यायः श्रीकृष्णार्पणमस्तु। आगे उत्तर महात्म्य है, उसमें दिया नहीं, उसमें शायद नहीं होगा। मैं अतः गीता महात्म्यम धरोवाच भगवन् परमेशाना भक्तिरव्य विचारिणी प्रारब्धम् भुञ्जमानस्य कथम् भवति हे प्रभो। श्री विष्णुरोवाच प्रारब्धम् भुञ्जमानो हि गीताभ्यासरता सदा महापापादिपापानि गीताध्याना करोति चेत् गीताया पुस्तकम् यत्र यत्र पाठा प्रवर्तते सर्वे देवश्च ऋषयो योगिना पन्नगाश्च ये गोपाला गोपिका वापि नारदोद्धव पार्षदैः सहायो जायते शीघ्रम् यत्र गीता प्रवर्तते यत्र गीता विचारश्च पठनम् पाठनम् श्रुतम् तत्राहम् विनिश्चितम् पृथिवी निवासामि सदैव हि गीताश्रयेऽहम् तिष्ठामि गीता मे चोत्तमम् गृहम् गीताज्ञानमुपाश्रित्य त्रिलोकान् पालयाम्यहम् गीता मे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्राक्षरा नित्या स्वनिर्वाच्या परात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् वेदत्रयी परानन्दा तत्त्वार्था ज्ञानसंयुता योऽष्टदशाम् जपे नित्यम् नरो निश्चलमानस ज्ञानसिद्धिम् स लभते ततो याति पराम् पदम् पाठे असमर्थ सम्पूर्णे ततोऽर्थम् पाठमाचरेत् तदा गोदानजम् पुण्यम् लभते नात्र संशया विभागम् पठनानस्तु गङ्गस्नानम् पदम् षडङ्गम् जपमानस्तु सोमयागा फलम् लभेत् एकध्यायम् तु यो नित्यम् पठते भक्तिसंयुत रुद्रलोकामवाप्नोति गणो भूत्वा वसेच्छिरम् अध्यायम् शोकपादम् वा नित्यम् व्यापठरे नर स याति नरताम् यावन् मन्वान्तरम् वसुन्धरे गीताया श्लोकदशकाम् सप्ता पञ्चाचतुष्टयम् द्वौ त्रिनेकम् तदर्धम् वा श्लोकानाम् व्यापठे नर चन्द्रलोकमवाप्नोति वर्षाणामयुताम् ध्रुव गीतापाठनसमायुक्ता मृतो मानुषताम् मृजे गीताभ्यास पुनः कृत्वा लभते मुक्तिमुत्तम गीतेच्युच्चारसंयुक्तो प्रियमाणो गतिम् लभेत् गीतार्था श्रवणासक्तो महापापायुतोऽपि वा वैकुण्ठम् समवाप्नोति विष्णुना सामोदते गीतार्था ध्यायते नित्यम् कृत्वा कर्मणि भूरिश जीवन्मुक्तसविज्ञेयो देहान्ते परमापद गीतामाश्रित्य बहवो बहुजा जनकादय निर्दोता कल्मषा लोके गीतायाता परम् पद गीताया पठनम् कृत्वा माहात्म्यम् नैव यापटे वृतापाठो भवेत् तस्या समा एवायुधारितः एतन्माहात्म्यसंयुक्ता गीताभ्यास करोति या स तत्फलममाप्नोति दुर्लभम् गतिमाप्नुया सूत उवाच माहात्म्यमेतद्गीताया मया प्रोक्ता सनातनम् गीतान्ते च या पठेदिष्टो यदुक्ते तत्फलम् लभेत् यदुक्ते तत्फलम् लभेत्। ओम् पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ओम शांति शांति शांति। अभी आरती होगी गीता की। हरि ओम। पूज्य महाराज जी के पुण्य श्री चरणों में वंदन। आज मार्गशीर्ष सूत्र दसवीं बुधवार दिनांक 29 नवंबर। अभी आरती होगी, आप सब अपने स्थान पर बैठे रहे और आरती का दर्शन होगा। स्वामी श्री ब्रह्मपुरी आश्रम ट्रस्ट आयोजित परम पूज्य ब्रह्मलीन स्वामी श्री ब्रह्मपुरी जी महाराज के 59वें निर्मल महोत्सव के उपलक्ष में श्रीमद भागवत कथा का आयोजन रखा गया है। ईश्वर की बड़ी कृपा है कि इस समय व्यासपीठ पर संस्था के ही अध्यक्ष पूज्य महामंडलेश्वर स्वामी श्री विश्वेश्वरानंद गिरि जी महाराज विराजमान होकर अपनी सुमधुर वाणी से इस श्रीमद भागवत कथा का रसपान करवाएंगे। समय रहेगा 7:30 से 10 एवं 5 से 7:30, जो 30 नवंबर से 7 दिसंबर तक होगा। कल प्रातः 6 बजे से जो पोथी यजमान है वह तीसरी मंजिल पर आ जाएंगे। यहां जो पोथी की पूजा वगैरह जो भी होगा ब्राह्मण लोग करवाएंगे। तत्पश्चात पोथी लेकर हम लक्ष्मीनारायण मंदिर जाएंगे। लक्ष्मीनारायण मंदिर से शोभा यात्रा वहां से शुरू होगी और प्रेमपुरी आश्रम हम आएंगे। करीब करीब 9:15 के करीब पूज्य महाराज जी व्यासपीठ पर विराजमान होकर महात्मा दर्शन से यह कथा का शुभारंभ होगा। कल समय सर पधार कर यह पूरे प्रथम चरण का हम आनंद लें और प्रतिदिन सब प्रातः 7:30 से 10 एवं 5 से 7:30 परम श्रद्धेय विश्वेश्वरानंद गिरि जी महाराज के साथ हम श्रीमद् भागवत कथा का रसपान करें। आज के श्रेष्ठ स्मृति के यजमान है श्रीमती गिन्नी देवी गोविंदराम झुंझुनवाला की ओर से श्री गोविंदराम एस झुंझुनवाला के जन्मदिन के अवसर पर श्रद्धेय श्री कुशाल भाई जी मेहता की ओर से आपके जन्मदिन के अवसर पर आप या आपके परिवार के सदस्य यहां उपस्थित हो तो मुझे महाराज जी से आशीर्वाद एवं प्रसाद ग्रहण करें। अब आरती होगी, तत्पश्चात शांति पाठ होगा। हरिओम। ओम जय भगवद गीते मैया, जय भगवद गीते, हरि हिय कमल विहारिणी, हरि हिय कमल विहारिणी, सुंदर सुपुनीते, ओम जय भगवद गीते, कर्म सुमर्म प्रकाशिनी, कामासक्ति हरा मैया, कामासक्ति हरा, तत्वज्ञान विकाशिनी, तत्वज्ञान विकाशिनी, विद्या ब्रह्म परा, ओम जय भगवद गीते, निश्चल भक्ति विधायिनी, निर्मल मलहारी मैया, निर्मल मलहारी, शरण रहस्य प्रदायिनी, शरण रहस्य प्रदायिनी, सब विधि सुखकारी, ओम जय भगवद गीते, राग द्वेष विदारिणी, कारिणी मोद सदा मैया, कारिणी मोद सदा, भव भय हारिणी तारिणी, भव भय हारिणी तारिणी, परमानंद प्रदा, ओम जय भगवद गीते, आसुर भाव विनाशिनी, नाशिनी तम रजनी मैया, नाशिनी तम रजनी, दैवी सद्गुणदायिनी, दैवी सद्गुणदायिनी, हरि रसिका सजनी, ओम जय भगवद गीते, समता त्याग सिखाविनी, हरि मुख की वाणी मैया, हरि मुख की वाणी, सकल शास्त्र की स्वामिनी, सकल शास्त्र की स्वामिनी श्रुतियों की रानी ओम जय भगवद गीते दया सुधा बरसावनी मात कृपा कीजे मैया मात कृपा कीजे हरि पद प्रेम दान कर हरि पद प्रेम दान कर अपनों कर लीजे ओम जय भगवद गीते जय भगवद गीते मैया जय भगवद गीते हरि कमल विहारिणी हरि कमल विहारिणी सुंदर सुपुनीते ओम जय भगवद गीते ओम जय भगवद गीते कर्पूर गौरम करुणावतारम संसार सारम भुजगेन्द्रहारम सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि मंगलं भगवान विष्णु मंगलं गरुडध्वज मंगलं पुंडरीकाक्ष मंगलायतनोहरि सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते हरि ओम यज्ञेन यज्ञमजन्त देवा तानि धर्माणि प्रथमान्यासन् तेहनाकं महिमानस्रचन्त यत्र पूर्वे साध्या सन्ति देवाः ओम राजादिराजाय प्रसय्यसागिने नमो वयमङ्कै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वैश्रवणो दधातु कुबेराय वैश्रवणाय महाराजाय नमः ओम विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् संबाहुभ्यां धमति संपतत्रे द्यावा भूमि जनयन् देव एकः नाना सुगंध पुष्पाणि यथा कालोद्भवानि च पुष्पाञ्जलिमया दत्तं गृहाण परमेश्वर मंत्र पुष्पाञ्जलिं समर्पयामि बोलिए कृष्णचंद्र भगवान की जय